देवा वै वै देवा देवा वै यद्यद्वै देवा देवा वै यत् वै यद्यद्वै वै यद्यज्ञे यज्ञे यद्वै वै यद्यज्ञे यद्यज्ञे यज्ञे यद्यद्यज्ञे कुर्वता कुर्वत यज्ञे यद्यद्यज्ञे कुर्वत यज्ञे कुर्वता कुर्वत यज्ञे यज्ञे कुर्वत तत्तद कुर्वत यज्ञे यज्ञे कुर्वत तद् अकुर्वतत्तद कुर्वता कुर्वत तदसुरा असुरास्तद कुर्वता कुर्वत तदसुराः तदसुरा असुरास्तत्तदसुरा अकुर्वता कुर्वतासुरास्तत्तदसुरा अकुर्वता असुरा अकुर्वता कुर्वतासुरा असुरा अकुर्वतते ते कुर्वतासुरा असुरा अकुर्वतते अकुर्वतते ते कुर्वता कुर्वतते देवा देवास्ते कुर्वता कुर्वतते देवाः ते देवा देवास्ते ते देवा उपागुंशा उपागुंशौ देवास्ते ते देवा उपागुंशौ देवा उपागुंशा उपागुंशौ देवा देवा उपागुंशौ यज्ञं यज्ञमुपागुंशौ देवा देवा उपागुंशौ यज्ञम् उपागुंशौ यज्ञं यज्ञमुपागुंशा उपागुंशौ यज्ञगो सद्गुस्थाप्यगो सद्गुस्थाप्य यज्ञमुपागुंशा उपागुंशौ यज्ञगो सद्गुस्थाप्यम् उपागुंशाभित्युपागुंशौ यज्ञगो सद्गुस्थाप्यगो सद्गुस्थाप्यं यज्ञं यज्ञगो सद्गुस्थाप्यमपश्यन्नपश्यन् सद्गुस्थाप्यं यज्ञं यज्ञगो सद्गुस्थाप्यमपश्यन् सद्गुस्थाप्यमपश्यन्नपश्यन् सद्गुस्थाप्यगो सद्गुस्थाप्यमपश्यन्तन्तमपश्यन् सद्गुस्थाप्यगो सद्गुस्थाप्यमपश्यन्तम् सद्गुस्थाप्यमिति संस्थाप्यम् अवश्यन्तन्तमपश्यन्नपश्यन्तमुपागुंशावुपागुंशौ तमपश्यन्नपश्यन्तमुपागुंशौ तमुपागुंशावुपागुंशौ तन्तमुपागुंशौ सगुंसमुपागुंशौ तन्तमुपागुंशौ सम् उपागुंशौ सगुंसमुपागुंशावुपागुंशौ समस्थापयन्नस्थापयन् समुपागुंशावुपागुंशौ समस्थापयन् उपागुंशावित्युपागुंशौ समस्थापयन्नस्थापयन् सगुं समस्थापयन्ते ते स्थापयन् सगुं समस्थापयन्ते स्थापयन्ते ते स्थापयन्नस्थापयन्ते सुरा असुरास्ते स्थापयन्नस्थापयन्ते सुराः ते सुरा असुरास्ते ते सुरा वज्रं वज्रमसुरास्ते ते सुरा वज्रम् असुरा वज्रं वज्रमसुरा असुरा वज्रमुद्यत्योद्यत्य वज्रमसुरा असुरा वज्रमुद्यत्य वज्रमुद्यत्योद्यत्य वज्रम् वज्रमुद्यत्य देवान् देवानुद्यत्य वज्रम् वज्रमुद्यत्य देवान् उद्यत्य देवान् देवानुद्यत्योद्यत्य देवानभ्यभि देवानुद्यत्योद्यत्य देवानभि उद्यत्येत्युदुदित्य देवानभ्यभि देवान् देवानभ्यायन्तायन्ताभि देवान् देवानभ्यायन्त अभ्यायन्तायन्ताभ्यायन्ततेत आयन्ताभ्यायन्तते आयन्ततेत आयन्तायन्तते देवा देवास्त आयन्तायन्तते देवाः ते देवा देवास्ते ते देवा बिभ्यतो बिभ्यतो देवास्ते ते देवा बिभ्यतः देवा बिभ्यतो बिभ्यतो देवा देवा बिभ्यत इन्द्रमिन्द्रम् बिभ्यतो देवा देवा बिभ्यत इन्द्रम् बिभ्यत इन्द्रमिन्द्रम् बिभ्यतो बिभ्यत इन्द्रमुपोपेन्द्रम् बिभ्यतो बिभ्यत इन्द्रमुप इन्द्रमुपोपेन्द्रमिन्द्रमुपाधावन्न धावन्नुपेन्द्रमिन्द्रमुपाधावन् उपाधावन्न धावन्नुपोपाधावन्तागुस्तान धावन्नुपोपाधावन्तान् अधावन्तागुस्तान धावन्न धावन्तानिन्द्र इन्द्रस्तान धावन्न धावन्तानिन्द्रः तानिन्द्र इन्द्रस्तागुस्तानिन्द्रोऽन्तर्यामेणान्तर्यामेणेन्द्रस्तागुस्तानिन्द्रोऽन्तर्यामेण इन्द्रोऽन्तर्यामेणान्तर्यामेणेन्द्र इन्द्रोऽन्तर्यामेणान्तरन्तरन्तर्यामेणेन्द्र अन्तर्यामेणान्तरन्तरन्तर्यामेणान्तर्यामेणान्तरधत्ता अन्तर्यामेणेत्यन्तः यामेन अन्तरधत्ता धत्तान्तरन्तरधत्तदत्तदधत्तान्तरन्तरधत्त तद् अधत्तदत्तदधत्तादत्तदन्तर्यामस्य अन्तर्यामस्य तदधत्तादत्तदन्तर्यामस्य तदन्तर्यामस्यान्तर्यामस्य तत्तदन्तर्यामस्यान्तर्यामत्वमन्तर्यामत्वमन्तर्यामस्य तत्तदन्तर्यामस्यान्तर्यामत्वम् अन्तर्यामस्यान्तर्यामत्वमन्तर्यामत्वमन्तर्यामस्यान्तर्यामस्यान्तर्यामत्वम् यद्यदन्तर्यामत्वमन्तर्यामस्यान्तर्यामस्यान्तर्यामत्वम् यद् अन्तर्यामस्येत्यन्तः यामस्य अन्तर्यामत्तम् यद्यदन्तर्यामत्तमन्तर्यामत्तम् यदन्तर्यामोऽन्तर्यामो यदन्तर्यामत्तमन्तर्यामत्तम् यदन्तर्यामः अन्तर्यामत्तमित्यन्तर्यामात्वम् यदन्तर्यामो ओन्तर्यामो यद्यदन्तर्यामो गृह्यते गृह्यते अन्तर्यामो यद्यदन्तर्यामो गृह्यते अन्तर्यामो गृह्यते गृह्यते अन्तर्यामो ओन्तर्यामो गृह्यते भ्रातृव्यान् भ्रातृव्यान् गृह्यते अन्तर्यामो ओन्तर्यामो गृह्यते भ्रातृव्यान् अन्तर्याम इत्यन्तः यामः गृह्यते भ्रातृव्यान् भ्रातृव्यान् गृह्यते गृह्यते भ्रातृव्यानेव भ्रातृव्यान् गृह्यते गृह्यते भ्रातृव्यानेव भ्रातृव्यानेवैव भ्रातृव्यान् भ्रातृव्यानेव तत्तदेव भ्रातृव्यान् भ्रातृव्यानेव तत् एव तत्तदेवैव तद्यजमानो यजमानस्तदेवैव तद्यजमानः तद्यजमानो यजमानस्तत्तद्यजमानोऽन्तरन्तर्यजमानस्तत्तद्यजमानोऽन्तः यजमानोऽन्तरन्तर्यजमानो यजमानोऽन्तर्धत्ते धत्ते अन्तर्यजमानो यजमानोऽन्तर्धत्ते अन्तर्धत्ते धत्ते अन्तरन्तर्धत्ते अन्तरन्तर्धत्ते अन्तरन्तर्धत्ते अन्तः धत्तेऽन्तरन्तर्धत्ते धत्तेऽन्तस्तेऽन्तर्धत्ते धत्तेऽन्तस्ते अन्तस्ते तेऽन्तरन्तस्ते दधामि दधामि तेऽन्तरन्तस्ते दधामि ते दधामि दधामि ते ते दधामित्या वा पृथिवीत्या वा पृथिवी दधामि ते ते दधामित्या वा पृथिवी दधामित्या वा पृथिवीत्या वा पृथिवी दधामि दधामित्या वा पृथिवी अन्तरन्तर्द्या वा पृथिवी दधामि दधामित्या वा पृथिवी अन्तः द्या वा पृथिवी अन्तरन्तर्द्या वा पृथिवीत्या वा पृथिवी अन्तरु उर्वन्तर्द्या वा पृथिवीत्या वा पृथिवी अन्तरु द्या वा पृथिवी इति द्या वा पृथिवी अन्तरु उर्वन्तरन्तरुर्वन्तरिक्षमन्तरिक्षमुर्वन्तरन्तरुर्वन्तरिक्षम् उर्वन्तरिक्षमन्तरिक्षमुरु उर्वन्तरिक्षमितीत्यन्तरिक्षमुरु उर्वन्तरिक्षमिति अन्तरिक्षमिदीत्यन्तरिक्षमन्तरिक्षमित्याहाहेत्यन्तरिक्षमन्तरिक्षमित्याह इत्याहाहेदीत्याहैभिरेभिराहेदीत्याहैभिः आहैभिरेभिराहैभिरेवैवैभिराहैभिरेव एभिरेवैवैभिरेभिरेव लोकैर्लोकैरेवैभिरेभिरेव लोकैः एव लोकैर्लोकैरेवैव लोकैर्यजमानो यजमानो लोकैरेवैव लोकैर्यजमानः लोकैर्यजमानो यजमानो लोकैर्लोकैर्यजमानो भ्रातृव्यान् भ्रातृव्यान् यजमानो लोकैर्लोकैर्यजमानो भ्रातृव्यान् यजमानो भ्रातृव्यान् भ्रातृव्यान् यजमानो यजमानो भ्रातृव्यानन्तरन्तर्भ्रातृव्यान् यजमानो यजमानो भ्रातृव्यानन्तः भ्रातृव्यानन्तरन्तर्भ्रातृव्यान् भ्रातृव्यानन्तर्धत्ते धत्ते अन्तर्भ्रातृव्यान् भ्रातृव्यानन्तर्धत्ते अन्तर्धत्ते धत्ते अन्तरन्तर्धत्ते ते ते धत्ते अन्तरन्तर्धत्ते ते धत्ते ते ते धत्ते धत्ते ते देवा देवास्ते धत्ते धत्ते ते देवाः ते देवा देवास्ते ते देवा अमन्यन्तामन्यन्त देवास्ते ते देवा अमन्यन्त देवा अमन्यन्तामन्यन्त देवा देवा अमन्यन्तेन्द्र इन्द्रो मन्यन्त देवा देवा अमन्यन्तेन्द्रः अमन्यन्तेन्द्र इन्द्रो मन्यन्तामन्यन्तेन्द्रो वै वा इन्द्रो मन्यन्तामन्यन्तेन्द्रो वै इन्द्रो वै वा इन्द्र इन्द्रो वा इदमिदम् वा इन्द्र इन्द्रो वा इदम् वा इदमिदम् वै वा इदमभूदभूदिदम् वै वा इदमभूद् इदमभूदभूदिदमिदमभोद्यद्यदभोदिदमिदमभोद्यत् अभोद्यद्यदभोदभोद्यद्वयम् वयम् यदभोदभोद्यद्वयम् यद्वयम् वयम् यद्यद्वयग्स्म स्म वयम् यद्यद्वयग्स्मः वयग्स्म स्म वयम् वयग्स्म इति स्म वयम् वयग्स्म इति स्म इति स्म स्म इति चेत इति स्म स्म इति ते इदितेत इति दिते ब्रुवन्न ब्रुवन्त इति दिते ब्रुवन् ते ब्रुवन्न ब्रुवन्ते ते ब्रुवन्मघवन्मघवन्न ब्रुवन्ते ते ब्रुवन्मघवन् अब्रुवन्मघवन्मघवन्न ब्रुवन्न ब्रुवन्मघवन्नन्वन मघवन्न ब्रुवन्न ब्रुवन्मघवन्ननु मघवन्नन्वन मघवन्मघवन्ननु नो नो नु मघवन्मघवन्ननु नः मघवन्निति मघवन्नु नोन्वनु नहानो नहाभज भजानो नहाभज आभज भजा भजेतीति भजा भजेति भजेतीति भज भजेति सजोषा स्वजोषा इति भज भजेति सजोषा इति सजोषा सजोषा इति सजोषा देवैर्देवैः सजोषा इति सजोषा देवैः सजोषा देवैर्देवैः सजोषा सजोषा देवैरवरैरवरैर्देवैः सजोषा सजोषा देवैरवरैः सजोषा इति सा जोषाः देवैरवरैरवरैर्देवैर्देवैरवरैः परैः परैरवरैर्देवैर्देवैरवरैः परैः अवरैः परैः परैरवरैरवरैः परैश्च चपरैरवरैरवरैः परैश्च परैश्च चपरैः परैश्चेतीति चपरैः परैश्चेति चेतीति चेत्यब्रवीदब्रवीदि चेत्यब्रवीत् यदुभावभौ यद्यदुभावपवित्रावपवित्रामभौ यद्यदुभावपवित्रौ उभावपवित्रावपवित्रावुभावुभावपवित्रो गृह्येयाताम् गृह्येयातामपवित्रावुभावुभावपवित्रो गृह्येयाताम् अपवित्रो गृह्येयाताम् गृह्येयातामपवित्रावपवित्रो गृह्येयाताम् प्राणम् प्राणम् गृह्येयातामपवित्रावपवित्रो गृह्येयाताम् प्राणम् गृह्येयाताम् प्राणम् प्राणम् गृह्येयाताम् गृह्येयाताम् प्राणमपानोपानः प्राणम् गृह्येयाताम् गृह्येयाताम् प्राणमपानः प्राणमपानोपानः प्राणम् प्राणमपानोऽन्वन्वपानप्राणम् प्राणमपानोनु प्राणमिति प्राणम् अपानोऽन्वन्वपानोपानोऽनुनिन्यन्वपानोपानोऽनुनि अपान इत्यपानः अनुनिन्यन्वनुन्युच्छेदृच्छेन्यन्वनुन्युच्छेद् निर्च्छेदृच्छेन्निर्च्छेत् प्रमायुकः प्रमायुक अर्च्छेन्निर्च्छेत् प्रमायुकः अर्च्छेत् प्रमायुकः प्रमायुक अर्च्छेदृच्छेत् प्रमायुक स्यात् स्यात् प्रमायुक अर्च्छेदृच्छेत् प्रमायुक स्यात् प्रमायुक स्यात् स्यात् प्रमायुकः प्रमायुक स्यात् पवित्रवान् पवित्रवान् स्यात् प्रमायुकः प्रमायुक स्यात् पवित्रवान् प्रमायुक इति प्रमायुकः स्यात् पवित्रवान् पवित्रवान् स्यात् स्यात् पवित्रवानन्तर्यामोऽन्तर्यामः पवित्रवान् स्यात् स्यात् पवित्रवानन्तर्यामः पवित्रवानन्तर्यामोऽन्तर्यामः पवित्रवान् पवित्रवानन्तर्यामो गृह्यते गृह्यते अन्तर्यामः पवित्रवान् पवित्रवानन्तर्यामो गृह्यते पवित्रवानिति पवित्रवान् अन्तर्यामो गृह्यते गृह्यते अन्तर्यामोऽन्तर्यामो गृह्यते प्राणापानयोः प्राणापानयोर्गृह्यतेऽन्तर्यामोऽन्तर्यामो गृह्यते प्राणापानयोः अन्तर्याम इत्यन्तः यामः गृह्यते प्राणापानयोः प्राणापानयोर्गृह्यते गृह्यते प्राणापानयोर्विधृत्यै विधृत्यै प्राणापानयोर्गृह्यते गृह्यते प्राणापानयोर्विधृत्यै प्राणापानयोर्विधृत्यै विधृत्यै प्राणापानयोः प्राणापानयोर्विधृत्यै प्राणापानौ प्राणापानो विधृत्यै प्राणापानयोः प्राणापानयोर्विधृत्यै प्राणापानौ प्राणापानयोरिति प्राणापानयोः विधृत्यै प्राणापानौ प्राणापानो विधृत्यै विधृत्यै प्राणापानौ वै वै प्राणापानो विधृत्यै विधृत्यै प्राणापानो वै विधृत्या इति विधृत्यै प्राणापानौ वै वै प्राणापानौ प्राणापानौ वा एतावेतौ वै प्राणापानौ प्राणापानौ वा एतौ प्राणापानाविधि प्राणा अपानौ वा एतावेतौ वै वा एतौ यद्यदेतौ वै वा एतौ यद् एतौ यद्यदेतावेतौ यद् पावुषन्तर्यामापावुषन्तर्यामौ यदेतावेतौ यद् पावुषन्तर्यामौ यदुपागुष्वन्तर्यामापुपागुष्वन्तर्यामो यद्यदुपागुष्वन्तर्यामो ज्ञानोऽज्ञान उपागुष्वन्तर्यामो यद्यदुपागुष्वन्तर्यामो ज्ञानः उपागुष्वन्तर्यामो ज्ञानोऽज्ञान उपागुष्वन्तर्यामापुपागुष्वन्तर्यामो ज्ञान उपागुंशसवन उपागुंशसवनो ज्ञान उपागुष्वन्तर्यामापुपागुष्वन्तर्यामो ज्ञान उपागुंशसवनः उपागुष्वन्तर्यामावित्युपागुंशो अनन्तर्यामो ज्ञान उपागुंशसवन उपागुंशसवनो ज्ञानोऽज्ञान उपागुंशसवनो यञ्यमुपागुंशसवनो ज्ञानोऽज्ञान उपागुंशसवनोऽयम् ज्ञान इति वि अनः उपागुंशसवनो यञ्यमुपागुंशसवन उपागुंशसवनोऽयम् कामयेत कामयेत यमुपागुंशसवन उपागुंशसवनोऽयम् कामयेत उपागुंशसवन इत्युपागुंशु सवनः यम् कामयेत कामयेत यञ्यम् कामयेत प्रमायुकः प्रमायुकः कामयेत यञ्यम् कामयेत प्रमायुकः कामयेत प्रमायुकः प्रमायुकः कामयेत कामयेत प्रमायुकः स्यात् स्यात् प्रमायुकः कामयेत कामयेत प्रमायुकः स्यात् प्रमायुकः स्यात् स्यात् प्रमायुकः प्रमायुकः स्यादिति स्यात् प्रमायुकः प्रमायुकः स्यादिति प्रमायुक इति प्रमायुकः स्यादिति स्यात् स्यादित्यसर्गस्पृष्टावसर्गस्पृष्टाविति स्यात् स्यादित्यसर्गस्पृष्टौ इत्यसर्गस्पृष्टावसर्गस्पृष्टाविदेत्यसर्गस्पृष्टौ तस्य कस्यासर्गस्पृष्टाविदेत्यसर्गस्पृष्टौ तस्य असर्गस्पृष्टौ तस्य कस्यासर्गस्पृष्टावसर्गस्पृष्टौ तस्य साधयेत् साधयेत् तस्यासर्गस्पृष्टावसर्गस्पृष्टौ तस्य साधयेत् असर्गस्पृष्टावित्यसम् स्पृष्टौ तस्य साधयेत् साधयेत् तस्य तस्य साधयेत् ज्ञानेन ज्ञानेन साधयेत् तस्य तस्य साधयेत् ज्ञानेन साधयेत् ज्ञानेन ज्ञानेन साधयेत् साधयेत् ज्ञानेनैव ज्ञानेन साधयेत् साधयेत् ज्ञानेनैव ज्ञानेनैव ज्ञानेन ज्ञानेनैवास्यास्यैव ज्ञानेन ज्ञानेनैवास्य ज्ञानेनेति वि अनेन एवास्यास्यैवैवास्य प्राणापानौ प्राणापानावस्यैवैवास्य प्राणापानौ अस्य प्राणापानौ प्राणापानावस्यास्य प्राणापानौ विविप्राणापानावस्यास्य प्राणापानौ वि प्राणापानौ विविप्राणापानौ प्राणापानौ विक्षरति शरत्ति विप्राणापानौ प्राणापानौ विक्षरति प्राणापानामिति प्राणापानौ विच्छिनत्ति शनत्ति विविच्छिनत्ति तादिक्तादिक्षिनत्ति विविच्छिनत्ति तादिक् शनत्ति तादिक्तादिक्षिनत्ति शनत्ति तादिक्प्रप्रदादिक्षिनत्ति शनत्ति तादिक्प्र तादिक्प्रप्रदादिक्तादिक्प्रमीयते मीयते प्रदादिक्तादिक्प्रमीयते प्रमीयते मीयते प्रप्रमीयते यञ्यम् मीयते प्रप्रमीयते यम् मीयते यञ्यम् मीयते मीयते यम् कामयेत कामयेत यम् मीयते मीयते यम् कामयेत यम् कामयेत कामयेत यञ्यम् कामयेत सर्वगुं सर्वम् कामयेत यञ्यम् कामयेत सर्वम् कामयेत सर्वगुं सर्वम् कामयेत कामयेत सर्वमायुरायुः सर्वम् कामयेत कामयेत सर्वमायुः सर्वमायुरायुः सर्वगुं सर्वमायुर्यादियादायुः सर्वगुं सर्वमायुर्याद् आयुर्यादियादायुरायुर्यादिति यादायुरायुर्यादिति यादिति यादि यादिति सर्गस्पृष्टौ सर्गस्पृष्टादिति यादि यादिति सर्गस्पृष्टौ इति सर्गस्पृष्टौ सर्गस्पृष्टाविदीत सर्गस्पृष्टौ तस्य सर्गस्पृष्टाविदीत सर्गस्पृष्टौ तस्य सर्गस्पृष्टौ तस्य सर्गस्पृष्टौ सर्गस्पृष्टौ तस्य साधयेत् साधयेत् तस्य सर्गस्पृष्टौ सर्गस्पृष्टौ तस्य साधयेत् सर्गस्पृष्टाविदि संस्पृष्टौ तस्य साधयेत् साधयेत् तस्य साधयेत् ज्ञानेन ज्ञानेन साधयेत् तस्य साधयेत् ज्ञानेन साधयेत् ज्ञानेन ज्ञानेन साधयेत् साधयेत् ज्ञानेनैवैव ज्ञानेन साधयेत् साधयेत् ज्ञानेनैव ज्ञानेनैवैव ज्ञानेन ज्ञानेनैवास्यास्यैव ज्ञानेन ज्ञानेनैवास्य ज्ञानेनेति वि अनेन एवास्यास्यैवैवास्य प्राणापानौ प्राणापानावस्यैवैवास्य प्राणापानौ अस्य प्राणापानौ प्राणापानावस्यास्य प्राणापानौ सगुंसम् प्राणापानावस्यास्य प्राणापानौ सम् प्राणापानौ सगुंसम् प्राणापानौ प्राणापानौ सन्तनोति तनोति सम्प्राणापानौ प्राणापानौ सन्तनोति प्राणापानाविधि प्राणापानौ सन्तनोति तनोति सगुं सन्तनोति सर्वगुं सर्वम् तनोति सगुं सन्तनोति सर्वम् तनोति सर्वगुं सर्वम् तनोति तनोति सर्वमायुरायुः सर्वम् तनोति तनोति सर्वमायुः सर्वमायुरायुः सर्वगुं सर्वमायुरेत्येत्यायुः सर्वगुं सर्वमायुरेति आयुरेत्येत्यायुरायुरेति एतीत्येति वाग्वै वै वाग्वाग्वा एषैषा वै वाग्वाग्वा एषा वा एषैषा वै वा एषा यद्यदेषा वै वा एषा यत् एषा यद्यदेशैषा यदै इन्द्रवायवः ऐन्द्रवायवो यदेशैषा यदै इन्द्रवायवः यदै इन्द्रवायवः ऐन्द्रवायवो यद्यदै इन्द्रवायवो यद्यदै इन्द्रवायवो यद्यदै इन्द्रवायवो यत् ऐन्द्रवायवो यद्यदै इन्द्रवायव ऐ इन्द्रवायवो यदै इन्द्रवायवाग्र ऐन्द्रवायवाग्रा यदै इन्द्रवायव ऐ इन्द्रवायवो यदै इन्द्रवायवाग्राः ऐन्द्रवायव इत्यै इन्द्रवायवः यदै इन्द्रवायवाग्र ऐन्द्रवायवाग्रा यद्यदै इन्द्रवायवाग्राग्रहाग्रह ऐन्द्रवायवाग्रा यद्यदै इन्द्रवायवाग्राग्रहाः ऐन्द्रवायवाग्राग्रहाग्रह ऐन्द्रवायवाग्र ऐन्द्रवायवाग्राग्रह गृह्यन्ते गृह्यन्ते ग्रह ऐन्द्रवायवाग्र ऐन्द्रवायवाग्राग्रह गृह्यन्ते ऐन्द्रवायवाग्र इत्यै इन्द्रवायवाग्रह ग्रह गृह्यन्ते गृह्यन्ते ग्रह ग्रह गृह्यन्ते वाचम् वाचिम् गृह्यन्ते ग्रह ग्रह गृह्यन्ते वाचम् गृह्यन्ते वाचम् वाचिम् गृह्यन्ते गृह्यन्ते वाचमेवैव वाचिम् गृह्यन्ते गृह्यन्ते वाचमेव वाचमेवैव वाचम् वाचमेवान्वन्वेव वाचम् वाचमेवानु एवान्वन्वेवैवानुप्रयन्वेवैवानुप्र अनुप्रप्राण्वनुप्रयन्तयन्ति प्राण्वनुप्रयन्ति प्रयन्तयन्ति प्रप्रयन्ति वायुम् वायुयन्ति प्रप्रयन्ति वायुम् यन्ति वायुम् वायुयन्ति यन्ति वायुम् देवा देवा वायुयन्ति यन्ति वायुम् देवाः वायुम् देवा देवा वायुम् वायुम् देवा अब्रुवन्नब्रुवन् देवा वायुम् वायुम् देवा अब्रुवन् देवा अब्रुवन्नब्रुवन् देवा देवा अब्रुवन् स्वामगुं सामब्रुवन् देवा देवा अब्रुवन् स्वम् अब्रुवन् स्वामगुं सामब्रुवन्नब्रुवन् स्वामगुं राजानगुं राजानगुं सामब्रुवन्नब्रुवन् स्वामगुं राजानम् स्वामगुं राजानगुं राजानगुं स्वामगुं स्वामगुं राजानगुं हनाम हनाम राजानगुं स्वामगुं स्वामगुं राजानगुं हनाम राजानगुं हनाम हनाम राजानगुं राजानगुं हनामेतीति हनाम राजानगुं राजानगुं हनामेति हनामेतीति हनाम हनामेति स इति हनाम हनामेति स इति स इति सोऽब्रवीदब्रवीत्स इति सोऽब्रवीत् सोऽब्रवीदब्रवीत्ससो अब्रवीद्वरम् वरमब्रवीत्ससो अब्रवीद्वरम् अब्रवीद्वरम् वरमब्रवीदब्रवीद्वरम् वृणै वृणैवरमब्रवीदब्रवीद्वरम् वृणै वरम् वृणै वृणैवरम् वरम् वृणै मदग्रामदग्रा वृणैवरम् वरम् वृणै मदग्राः वृणै मदग्रा मदग्रा वृणै वृणै मदग्रा एवैव मदग्रा वृणै वृणै मदग्रा एव मदग्रा एवैव मदग्रा मदग्रा एव वोव एव मदग्रा मदग्रा एव वः मदनग्रा इति मद अग्रः एव वोव एवैव भोग्रहाग्रहाव एवैव भोग्रहाः भोग्रहाग्रह वो भोग्रह गृह्यान्तै गृह्यान्तै ग्रह वो भोग्रह गृह्यान्तै ग्रह गृह्यान्तै गृह्यान्तै ग्रह ग्रह गृह्यान्ता इति गृह्यान्तै ग्रह ग्रह गृह्यान्ता इति गृह्यान्ता इति गृह्यान्तै गृह्यान्ता इति तस्मात् तस्मादिति गृह्यान्तै गृह्यान्ता इति तस्मात् तस्मात् तस्मादिति तस्मादैन्द्रवायवाग्र ऐन्द्रवायवाग्रास्तस्मादिति तस्मादैन्द्रवायवाग्राः तस्मादैन्द्रवायवाग्र ऐन्द्रवायवाग्रास्तस्मात् तस्मादैन्द्रवायवाग्राग्रः ग्रह ऐन्द्रवायवाग्रास्तस्मात् तस्मादैन्द्रवायवाग्राग्रहाः ऐन्द्रवायवाग्राग्रह ग्रह ऐन्द्रवायवाग्र ऐन्द्रवायवाग्राग्रह गृह्यन्ते गृह्यन्ते ग्रह ऐन्द्रवायवाग्र ऐन्द्रवायवाग्राग्रह गृह्यन्ते ऐन्द्रवायवाग्र इत्यैन्द्रवायवाग्रः ग्रह गृह्यन्ते गृह्यन्ते ग्रह ग्रह गृह्यन्ते तम् तम् गृह्यन्ते ग्रह ग्रह गृह्यन्ते तम् गृह्यन्ते तम् तम् गृह्यन्ते गृह्यन्ते तमघ्नघ्नम् तम् गृह्यन्ते गृह्यन्ते तमघ्नम् तमघ्नघ्नम् तम् तमघ्नम् ससोघ्नम् तम् तमघ्नम् सः अघ्नम् ससोघ्नघ्नम् स्वभूयद भूयत् सोऽघ्नघ्नम् स्वभूयद स्वभूयद भूयत् ससोभूयत्तम् तमभूयत्ससोभूयत्तम् अभूयत्तम् तमभूयद भूयत्तम् देवा देवास्तमभूयद भूयत्तम् देवाः तम् देवा देवास्तम् तम् देवानन देवास्तम् तम् देवान देवानन देवा देवानोपोपन देवा देवानोप नोपोपननोपाधृष्णवन्नधृष्णवन्नपननोपाधृष्टवन् उपाधृष्टवन्नधृष्णवन्नुपोपाधृष्टवन्ते ते धृष्णवन्नुपोपाधृष्टवन्ते अधृष्टवन्ते ते धृष्टवन्नधृष्टवन्ते वायुम् वायुन्ते धृष्टवन्नधृष्टवन्ते वायुम् ते वायुम् वायुन्ते ते वायुमब्रुवन्नब्रुवन् वायुन्ते ते वायुमब्रुवन् वायुमब्रुवन्नब्रुवन् वायुम् वायुमब्रुवन्निममिममब्रुवन् वायुम् वायुमब्रुवन्निमम् अब्रुवन्निममिममब्रुवन्नब्रुवन्निमन्नो न इममब्रुवन्नब्रुवन्निमन्न इमन्नो न इममिमन्न स्वदय स्वदय न इममिमन्न स्वदय न स्वदय स्वदय नो न स्वदयेदीति स्वदय नो न स्वदयेति स्वदयेदीति स्वदय स्वदयेति स इति स्वदय स्वदयेति सः ब्रवीदब्रवीत्सैरीदशोऽब्रवीत्सोऽब्रवीदब्रवीत्सोऽब्रवीत्वरम् वरमब्रवीत्सोऽब्रवीत्वरम् वरमब्रवीदब्रवीत्वरम् वृणै वृणैवरम् वृणै मध्येवत्यानि मध्येवत्यानि वृणैवरम् वरम् वृणै मध्येवत्यानि वृणै मध्येवत्यानि मध्येवत्यानि वृणै वृणै मध्येवत्यान्येवैव मध्येवत्यानि वृणै वृणै मध्येवत्यान्येव मध्येवत्यान्येवैव मध्येवत्यानि मध्येवत्यान्येव वोव एव मध्येवत्यानि मध्येवत्यान्येव वः मध्येवत्यानीति मद् देवत्यानि एव वोव एवैव वः पात्राणि पात्राणि व एवैव वः पात्राणि वः पात्राणि पात्राणि वो वः पात्राण्युच्यान्ता उच्यान्तै पात्राणि वो वः पात्राण्युच्यान्तै पात्राण्युच्यान्ता उच्यान्तै पात्राणि पात्राण्युच्यान्ता इतीत्युच्यान्तै पात्राणि पात्राण्युच्यान्ता इति उच्यान्ता इतीत्युच्यान्ता उच्यान्ता इति तस्मात् तस्मादित्युच्यान्ता उच्यान्ता इति तस्मात् इति तस्मात् तस्मादिति तस्मान्नानादेवत्यानि नानादेवत्यानि तस्मादिति तस्मान्नानादेवत्यानि तस्मान्नानादेवत्यानि नानादेवत्यानि तस्मात् तस्मान्नानादेवत्यानि सन्ति सन्ति नानादेवत्यानि तस्मात् तस्मान्नानादेवत्यानि सन्ति नानादेवत्यानि सन्ति सन्ति नानादेवत्यानि नानादेवत्यानि सन्ति वायव्यानि वायव्यानि सन्ति नानादेवत्यानि नानादेवत्यानि सन्ति वायव्यानि नानादेवत्यानीति नानादेवत्यानि सन्ति वायव्यानि वायव्यानि सन्ति सन्ति वायव्यान्युच्यन्त उच्यन्ते वायव्यानि सन्ति सन्ति वायव्यान्युच्यन्ते वायुव्यान्युच्यन्त उच्यन्ते वायव्यानि वायव्यान्युच्यन्ते दन्तमुच्यन्ते वायव्यानि वायव्यान्युच्यन्ते तम् उच्यन्ते दन्तमुच्यन्त उच्यन्ते तमेभ्यस्तमुच्यन्त उच्यन्ते तमेभ्यस्तन्तमेभ्यो वायुर्वायुरेभ्यस्तन्तमेभ्यो वायुः एभ्यो वायुर्वायुरेभ्यो वायुरेवैव वायुरेभ्यो वायुरेव वायुरेवैव वायुर्वायुरेवास्वदयरस्वदयदेव वायुर्वायुरेवास्वदयरेवास्वदयरस्वदयदेवैवास्वदयत्तस्मात्तस्मादस्वदयदेवैवास्वदयत्तस्मात् अस्वदयत्तस्मात्तस्मादस्वदयदस्वदयत्तस्माद्यद्यत्तस्मादस्वदयदस्वदयत्तस्माद्यत् तस्माद्यद्यत्तस्मात्तस्माद्यत्पूयति यत्पूयति पूयति यद्यत्पूयति तत्तत्पूयति यद्यत्पूयति तत् पूयति तत्तत्पूयति पूयति तत्प्रभाते प्रभाते तत्पूयति पूयति तत्प्रभाते तत्प्रभाते प्रभाते तत्तत्प्रभाते विप्रभाते तत्तत्प्रभातेऽपि प्रभाते विप्रभाते प्रभाते विषजन्ति सजन्ति विप्रभाते प्रभाते विषजन्ति प्रभात इति प्रभाते विषजन्ति सजन्ति विविषजन्ति वायुर्वायुस्सजन्ति विविषजन्ति वायुः सजन्ति वायुर्वायुस्सजन्ति सजन्ति वायुर्हि वायुस्सजन्ति सजन्ति वायुर्हि वायुर्हि वायुर्वायुर्हि तस्य तस्य हि वायुर्वायुर्हि तस्य हि तस्य तस्य हि तस्य पवयिता पवयिता तस्य हि तस्य पवयिता तस्य पवयिता पवयिता तस्य तस्य पवयिता स्वदयिता स्वदयिता पवयिता तस्य तस्य पवयिता स्वदयिता पवयिता स्वदयिता स्वदयिता पवयिता पवयिता स्वदयिता तस्य तस्य स्वदयिता पवयिता पवयिता स्वदयिता तस्य स्वदयिता तस्य तस्य स्वदयिता स्वदयिता तस्य विग्रहणम् विग्रहणम् तस्य स्वदयिता स्वदयिता तस्य विग्रहणम् तस्य विग्रहणम् विग्रहणम् तस्य तस्य विग्रहणम् नन विग्रहणम् तस्य तस्य विग्रहणम् न विग्रहणम् नन विग्रहणम् विग्रहणम् नाविन्दन्न विन्दन्न विग्रहणम् विग्रहणम् नाविन्दन् विग्रहणमिति विग्रहणम् नाविन्दन्न विन्दन्न नाविन्दन् सा साविन्दन्न नाविन्दन् सा अविन्दन् सा साविन्दन्न विन्दन् सादितिरदिति साविन्दन्न विन्दन् सादितिः सादितिरदितिस्सा सादितिरब्रवीदब्रवीदतिस्सा सादितिरब्रवीर अदितिरब्रवीदब्रवीदतिरदितिरब्रवीद्वरम् वरमब्रवीदतिरदितिरब्रवीद्वरम् अब्रवीद्वरम् वरमब्रवीदब्रवीद्वरम् वृणै वृणैवरमब्रवीदब्रवीद्वरम् वृणै वरम् वृणै वृणैवरम् वरम् वृणा अथाथ वृणैवरम् वरम् वृणा अथ वृणा अथाथ वृणै वृणा अथमयामयाथ वृणै वृणा अथमया अथमयामयाथाथमया विमयाथाथमयावि मया विमयामया विगृह्णेध्वम् गृह्णेध्वम् विमयामया विगृह्णेध्वम् विगृह्णेध्वम् गृह्णेध्वम् विविगृह्णेध्वम् मद्देवत्या मद्देवत्या गृह्णेध्वम् विविगृह्णेध्वम् मद्देवत्याः गृह्णेध्वम् मद्देवत्या मद्देवत्या गृह्णेध्वम् गृह्णेध्वम् मद्देवत्या एवैव मद्देवत्या गृह्णेध्वम् गृह्णेध्वम् मद्देवत्या एव मद्देवत्या एवैव मद्देवत्या मद्देवत्या एव वो व एव मद्देवत्या मद्देवत्या एव वः मद्देवत्या इति मद्देवत्याः एव वो एवैव स्वमा स्वमाव एवैव स्वमाः वस्वमा स्वम वो वस्वमा सन्नाः सन्नाः स्वम वो वस्वमाः सन्नाः स्वमाः सन्नाः सन्नाः स्वमा स्वमाः सन्ना असन्न सन् सन्ना स्वमा स्वमा सन्ना असन्न सन्ना असन्न सन् सन्ना सन्ना असन्नितीत्य सन् सन्ना सन्ना असन्निति असन्नितीत्य सन्न सन्नित्यपयामगृहीत उपयामगृहीत इत्यसन्न सन्नित्यपयामगृहीतः इत्युपयामगृहीत उपयामगृहीत इतीत्युपयामगृहीतोऽस्यस्युपयामगृहीत इतीत्युपयामगृहीतोऽसि उपयामगृहीतोऽस्यस्युपयामगृहीत उपयामगृहीतोऽसीतीत्यस्युपयामगृहीत उपयामगृहीतोऽसीति उपयामगृहीत इत्युपयामासीतीत्यस्यसीत्याहाहेत्यस्यसीत्याः इत्याहाहेदीत्याहारिदेवत्या अजितिदेवत्या आहेदीत्याहारिदेवत्याः आहादितिदेवत्या अजितिदेवत्या आहाहादितिदेवत्या अस्तेन तेनादितिदेवत्या आहाहादितिदेवत्या अस्तेन अजितिदेवत्या अस्तेन तेनादितिदेवत्या अजितिदेवत्या अस्तेन यानि यानि तेनादितिदेवत्या अजितिदेवत्या अस्तेन यानि अजितिदेवत्या इत्यजिति देवत्या तेन यानि यानि तेन तेन यानि हि यानि तेन तेन यानि हि यानि हि यानि यानि हि दारुमयाणि दारुमयाणि हि यानि यानि हि दारुमयाणि हि दारुमयाणि दारुमयाणि हि दारुमयाणि पात्राणि पात्राणि दारुमयाणि हि दारुमयाणि पात्राणि दारुमयानि पात्राणि पात्राणि दारुमयानि दारुमयानि पात्राण्यस्यास्यै पात्राणि दारुमयानि दारुमयानि पात्राण्यस्यै दारुमयानीति दारुमयानि पात्राण्यस्यास्यै पात्राणि पात्राण्यस्यै तानि तान्यस्यै पात्राणि पात्राण्यस्यै तानि अस्यैतानि तान्यस्य अस्यैतानि योनेर्योनेस्तान्यस्य अस्यैतानि योनेः तानि योनेर्योनेस्तानि तानि योनेः सम्भूतानि सम्भूतानि योनेस्तानि तानि योनेः सम्भूतानि योनेः सम्भूतानि सम्भूतानि योनेर्योनेः सम्भूतानि यानि यानि सम्भूतानि योनेर्योनेः सम्भूतानि यानि सम्भूतानि यानि यानि सम्भूतानि सम्भूतानि यानि मृग्मयानि मृग्मयानि यानि सम्भूतानि सम्भूतानि यानि मृग्मयानि सम्भूतानीति सम्भूतानि यानि मृण्मयानि मृण्मयानि यानि यानि मृण्मयानि साक्षात् साक्षान् मृण्मयानि यानि यानि मृण्मयानि साक्षात् मृण्मयानि साक्षात् साक्षान् मृण्मयानि मृण्मयानि साक्षात् तानि तानि साक्षान् मृण्मयानि मृण्मयानि साक्षात् तानि मृण्मयानीति मृदुमयानि साक्षात् तानि तानि साक्षात् साक्षात्तान्यस्य अस्वीतानि साक्षात् साक्षात्तान्यस्यै साक्षादिति सा अक्षात् तान्यस्यास्येतानि तान्यस्येतस्मात् तस्मादस्येतानि तान्यस्येतस्मात् अस्येतस्मात् तस्मादस्य अस्येतस्मादेवमेवम् तस्मादस्य अस्येतस्मादेवम् तस्मादेवमेवम् तस्मात् तस्मादेवमाह हैवम् तस्मात् तस्मादेवमाह एवमाह हैवमेवमाह वाग्वाजा हैवमेवमाह वाग् आहवाग्वागाः वाग्वै वै वागाः वाग्वै वाग्वै वै वाग्वाग् वै पराची पराची वै वाग्वाग् वै पराची वै पराची पराची वै वै पराच्यव्याकृता व्याकृता पराची वै वै पराच्यव्याकृता पराच्यव्याकृता व्याकृता पराची पराच्यव्याकृता वदत वदत व्याकृता पराची पराच्यव्याकृता वदत अव्याकृता वदत वदत व्याकृता व्याकृता वदत्ते ते वदत व्याकृता व्याकृता वदत्ते अव्याकृतेत्यवि आकृता अवदत्ते ते वदतवदत्ते देवा देवास्ते वदतवदत्ते देवाः ते देवा देवास्ते ते देवा इन्द्रमिन्द्रम् देवास्ते ते देवा इन्द्रम् देवा इन्द्रमिन्द्रम् देवा देवा इन्द्रमब्रुवन्नब्रुवन्निन्द्रम् देवा देवा इन्द्रमब्रुवन् इन्द्रमब्रुवन्नब्रुवन्निन्द्रमिन्द्रमब्रुवन्निमामिमामब्रुवन्निन्द्रमिन्द्रमब्रुवन्निमाम् अब्रुवन्निमामिमामब्रुवन्नब्रुवन्निमान्नो न इमामब्रुवन्नब्रुवन्निमान्नः इमान्नो न इमामिमान्नो वाचम् वाचन्न इमामिमान्नो वाचम् नो वाचम् वाचन्नो नो वाचम् व्याकुरु व्याकुर्वाचन्नो नो वाचम् व्याकुरु वाचम् व्याकुरु व्याकुर्वाचम् वाचम् व्याकुर्विदि दिव्याकुर्वाचम् वाचम् व्याकुर्विदि व्याकुर्विदि दिव्याकुरु व्याकुर्विदि स इति व्याकुरु व्याकुर्विदि स व्याकुर्विदि वि आकुरु इति स इति ऋषो प्रवीद प्रवेत् स इति ऋषो प्रवीद सो ब्रवीद प्रवेत्ससो ब्रवेत्वरम् वरमब्रवेत्ससो ब्रवेत्वरम् अब्रवेत्वरम् वरमब्रवीद प्रवेत्वरम् वृणै वृणै वरमब्रवीद प्रवेत्वरम् वृणै वरम् वृणै वृणै वरम् वरम् वृणै मह्यम् मह्यम् वृणै वरम् वरम् वृणै मह्यम् वृणै मह्यम् मह्यम् वृणै वृणै मह्यम् च मह्यम् वृणै वृणै मह्यम् च मह्यम् च मह्यम् मह्यम् चैवैव च मह्यम् मह्यम् चैव चैवैव च चैवैष एष एव च चैवैष एवैष एष एवैवैष वायवे वायव एष एवैवैष वायवे एष वायवे वायव एष एष वायवे च वायव एष एष वायवे च वायवे च वायवे वायवे च सह सह च वायवे वायवे च सह सह च सह गृह्यादै गृह्यादै सह च सह गृह्यादै सह गृह्यादै गृह्यादै सह सह गृह्याता इति गृह्यादै सह सह गृह्याता इति गृह्याता इति गृह्यादै गृह्याता इति तस्मात् तस्मादिति गृह्यादै गृह्याता इति तस्मात् इति तस्मात् तस्मादिति तस्मादैन्द्रवायव ऐन्द्रवायवस्तस्मादिति तस्मादैन्द्रवायव तस्मादैन्द्रवायव ऐन्द्रवायवस्तस्मात् तस्मादैन्द्रवायवः सह सहैन्द्रवायवस्तस्मात् तस्मादैन्द्रवायवः सह ऐन्द्रवायवः सह सहैन्द्रवायव ऐन्द्रवायवः सह गृह्यते गृह्यते सहैन्द्रवायव ऐन्द्रवायवः सह गृह्यते ऐन्द्रवायव इत्यैन्द्रवायवः सह गृह्यते गृह्यते सह सह गृह्यते तान् तान् गृह्यते सह सह गृह्यते ताम् गृह्यते तान् तान् गृह्यते गृह्यते तामिन्द्र इन्द्रस्तान् गृह्यते गृह्यते तामिन्द्रः तामिन्द्र इन्द्रस्तान् तामिन्द्रो मध्यतो मध्यत इन्द्रस्तान् तामिन्द्रो मध्यतः इन्द्रो मध्यतो मध्यत इन्द्र इन्द्रो मध्यतो वक्रम्य वक्रम्य मध्यत इन्द्र इन्द्रो मध्यतो वक्रम्य मध्यतो वक्रम्य वक्रम्य मध्यतो मध्यतो वक्रम्य व्याकरो व्याकरोद वक्रम्य मध्यतो मध्यतो वक्रम्य व्याकरोद अवक्रम्य व्याकरोद् व्याकरोद वक्रम्य वक्रम्य व्याकरोत्तस्मात् तस्मात् व्याकरोद वक्रम्य वक्रम्य व्याकरोत्तस्मात् अवक्रम्येत्य वाक्रम्य व्याकरोत्तस्मात् तस्मात् व्याकरोद् व्याकरोत्तस्मादियमयम् तस्मात् व्याकरोद् व्याकरोत्तस्मादियम् व्याकरोदिति वि आकरोद् तस्मादियमयम् तस्मात् तस्मादियम् व्याकृता व्याकृतेयम् तस्मात् तस्मादियम् व्याकृता इयम् व्याकृता व्याकृतेयमयम् व्याकृता वाग् वाग् व्याकृतेयमयम् व्याकृता वाक् व्याकृता वाग् वाग् व्याकृता व्याकृता वागुद्यत उद्यते वाग् व्याकृता व्याकृता वागुद्यते व्याकृतेति वि आकृता वागुद्यत उद्यते वाग् वागुद्यते तस्मात् तस्मादुद्यते वाग् वागुद्यते तस्मात् उद्यते तस्मात् तस्मादुद्यत उद्यते तस्मात् सकृत् सकृत् तस्मादुद्यत उद्यते तस्मात् सकृत् तस्मात् सकृत् सकृत्तस्मात् तस्मात् सकृदिन्द्रायेन्द्राय सकृत्तस्मात् तस्मात् सकृदिन्द्राय सकृदिन्द्रायेन्द्राय सकृत् सकृदिन्द्राय मध्यतो मध्यत इन्द्राय सकृत् सकृदिन्द्राय मध्यतः इन्द्राय मध्यतो मध्यत इन्द्रायेन्द्राय मध्यतो गृह्यते गृह्यते मध्यत इन्द्रायेन्द्राय मध्यतो गृह्यते मध्यतो गृह्यते गृह्यते मध्यतो मध्यतो गृह्यते त्वर्त्यर्गृह्यते मध्यतो मध्यतो गृह्यते त्वि दृश्यते द्विर्दिर्गृह्यते गृह्यते द्विर्वायवे वायवे द्विर्गृह्यते गृह्यते द्विर्वायवे द्विर्वायवे वायवे द्विर्द्विर्वायवे द्वौ द्वौ वायवे द्विर्द्विर्वायवे द्वौ वायवे द्वौ द्वौ वायवे वायवे द्वौ हि द्वौ वायवे वायवे द्वौ हि द्वौ हि द्वौ द्वौ हि स हि द्वौ द्वौ हि स हि समरौ वरौ स हि समरौ समरौ वरौ स समरावृणीता वृणीतमरौ स समरावृणीता वरावृणीतावृणीतमरौ वरावृणीत अवृणीतेत्यवृणीत मित्रम् देवा देवा मित्रम् मित्रम् देवा अब्रुवन् अब्रुवन् देवा मित्रम् मित्रम् देवा अब्रुवन् देवा अब्रुवन् अब्रुवन् देवा देवा अब्रुवन् सोमो सोममब्रुवन् देवा देवा अब्रुवन् सोमम् अब्रुवन् सोमको सोममब्रुवन् अब्रुवन् सोमको राजानको राजानको सोममब्रुवन् अब्रुवन् सोमको राजानम् सोमको राजानको राजानको सोमको सोमको राजानको हनाम हनाम राजानको सोमको सोमको राजानको हनाम राजानको हनाम हनाम राजानको राजानको हनामेदीति हनाम राजानको राजानको हनामेति हनामेदीति हनाम हनामेति स सरिति हनाम हनामेति स इति स इति सो ब्रवीद ब्रवीत् स इति सो ब्रवीद सो ब्रवीद ब्रवीत्ससो ब्रवीन्ननाब्रवीत्ससो ब्रवीन्न अब्रवीन्ननाब्रवीद प्रवीन्नाहमहन्नाब्रवीद प्रवीन्नाहम् नाहमहन्ननाहगो सर्वस्य सर्वस्याहन्ननाहगो सर्वस्य अहगो सर्वस्य सर्वस्याहमहगो सर्वस्य वै वै सर्वस्याहमहगो सर्वस्य वै सर्वस्य वै वै सर्वस्य सर्वस्य वा अहमहं वै सर्वस्य सर्वस्य वा अहम् वा अहमहं वै वा अहं मित्रम् मित्रमहं वै वा अहं मित्रम् अहं मित्रम् मित्रमहमहं मित्रमस्म्यस्मि मित्रमहमहं मित्रमस्मि मित्रमस्म्यस्मि मित्रम् मित्रमस्मीदीत्यस्मि मित्रम् मित्रमस्मीति अस्मीदीत्यस्म्यस्मीति तमब्रुवन्नब्रुवन्तमब्रुवन् तमब्रुवन्नब्रुवन्तन्तमब्रुवन्हनामहनामाब्रुवन्तन्तमब्रुवन्हनाम अब्रुवन् हना महना माब्रुवन्नब्रुवन् हना मैवैव हना माब्रुवन्नब्रुवन् हना मैव हना मैवैव हना महना मैवेदीत्येव हना महना मैवेदि एवेदीत्येवैवेति स इत्येवैवेति सः इति स इति सो ब्रवीद ब्रवीत् स इति सो ब्रवीद् सो ब्रवीद ब्रवीत् ससो ब्रवीत्वरं वरमब्रवीत् ससो ब्रवीत्वरम् अप्रवेत्वरम् वरमप्रवेदप्रवेत्वरम् वृणै वृणैवरमप्रवेदप्रवेत्वरम् वृणै वरम् वृणै वृणैवरम् वरम् वृणै पयसा पयसा वृणैवरम् वरम् वृणै पयसा वृणै पयसा पयसा वृणै वृणै पयसैवैव पयसा वृणै वृणै पयसैव पयसैवैव पयसा पयसैव मेम एव पयसा पयसैव मे एवमेम एवैव मे सोमगो सोमम् म एवैव मे सोमम् मे सोमगो सोमम् मे मे सोमग्श्रेणन् श्रेणन् सोत्सामम् मे मे सामग्श्रेणन् सामग्रश्रेणम् श्रेणम् सामगो सामग्रश्रेणन्दिति श्रेणम् सामगो सामग्रश्रेणन्दिति श्रेणन्निति श्रेणम् श्रेणन्निति तस्मात्तस्मादिति श्रेणम् श्रेणन्निति तस्मात् इति तस्मात्तस्मादिति तस्मान्मैत्रावरणम् मयित्रावरणम् तस्मादिति तस्मान्मैत्रावरणम् तस्मान्मैत्रावरणम् मयित्रावरणम् तस्मात्तस्मान्मैत्रावरणम् पयसा पयसा मैत्रावरणम् तस्मात्तस्मान्मैत्रावरणम् पयसा मैत्रावरणम् पयसा पयसा मैत्रावरणम् मयित्रावरणम् पयसा श्रेणन्ति श्रेणन्ति पयसा मैत्रावरणम् मयित्रावरणम् पयसा श्रेणन्ति मैत्रावरणमिति मैत्रावरणम् पयसा श्रेणन्ति श्रेणन्ति पयसा पयसा श्रेणन्ति तस्मात्तस्मात् श्रेणन्ति पयसा पयसा श्रेणन्ति तस्मात् श्रेणन्ति तस्मात्तस्मात् श्रेणन्ति श्रेणन्ति तस्मात् पशवः पशवस्तस्मात् श्रेणन्ति श्रेणन्ति तस्मात् पशवः तस्मात् पशवः पशवस्तस्मात्तस्मात् पशवोपाप पशवस्तस्मात्तस्मात् पशवोप पशवोपाप पशवः पशवोपाक्रामन्न क्रामन्नप पशवः पशवोपाक्रामन् अपाक्रामन्नक्रामन्न पापाक्रामन्मित्रो मित्रोऽक्रामन्न पापाक्रामन्मित्रः अक्रामन्मित्रो मित्रोऽक्रामन्नक्रामन्मित्रः सन् सन्मित्रोऽक्रामन्नक्रामन्मित्रः सन् मित्रः सन् सन्मित्रो मित्रः सन् क्रोरम् क्रोरगो सन्मित्रो मित्रः सन् क्रोरम् सन् क्रोरम् क्रोरगो सन् सन् क्रोरमकलकः क्रोरगो सन् सन् क्रोरमकः क्रोरमकरकः क्रोरम् क्रोरमकरितीत्यकः क्रोरम् क्रोरमकरिति अकरितीत्यकरकरिति क्रोरम् क्रोरमित्यकरकरिति क्रोरम् इति क्रोरम् क्रोरमितीति क्रोरमिवेव क्रोरमितीति क्रोरमिव क्रोरमिवेव क्रोरम् क्रोरमिव खलु खल्विव क्रोरम् क्रोरमिव खलु इव खलु खल्विवेव खलु वै वै खल्विवेव खलु वै खलु वै वै खलु खलु वा एष वै खलु खलु वा एषः वा एष वै वा एष करोति करोत्येष वै वा एष करोति एष करोति करोत्येष करोति यो यः करोत्येष करोति यः करोति यो यः करोति करोति यः सोमेन सोमेन यः करोति करोति यः सोमेन यः सोमेन सोमेन यो यः सोमेन यजते यजते सोमेन यो यः सोमेन यजते सोमेन यजते यजते सोमेन सोमेन यजते तस्मात्तस्मात् यजते सोमेन सोमेन यजते तस्मात् यजते तस्मात्तस्माद्युजते युजते तस्मात् पशवः पशवस्तस्माद्युजते युजते तस्मात् पशवः तस्मात् पशवः पशवस्तस्मात्तस्मात् पशवोपाप पशवस्तस्मात्तस्मात् पशवोप पशवोपाप पशवः पशवोपक्रामन्ति क्रामन्त्यप पशवः पशवोपक्रामन्ति अपक्रामन्ति क्रामन्त्यपापक्रामन्ति यद्यत्क्रामन्त्यपापक्रामन्ति यत् क्रामन्ति यद्यत्क्रामन्ति क्रामन्ति यन्मयीत्रावरणम् मयीत्रावरणम् यत्क्रामन्ति क्रामन्ति यन्मयीत्रावरणम् यन्मयीत्रावरणम् मयीत्रावरणम् यद्यन्मयीत्रावरणम् पयसा पयसा मयित्रावरणम् यद्यन्मयीत्रावरणम् पयसा मयित्रावरणम् पयसा पयसा मयित्रावरणम् मयीत्रावरणम् पयसा श्रीनाति श्रीनाति पयसा मयित्रावरणम् मयीत्रावरणम् पयसा श्रीनाति मैत्रावरुणमिति मैत्रावरुणम् पयसा श्रीणाति श्रीणाति पयसा पयसा श्रीणाति पशुभिः पशुभिः श्रीणाति पयसा पयसा श्रीणाति पशुभिः श्रीणाति पशुभिः पशुभिः श्रीणाति श्रीणाति पशुभिरेवैव पशुभिः श्रीणाति श्रीणाति पशुभिरेव पशुभिरेवैव पशुभिः पशुभिरेव तत्तदेव पशुभिः पशुभिरेव तत् पशुभिरिति पशुभिः एव तत्तदेवैव तन्मित्रम् मित्रम् तदेवैव तन्मित्रम् तन्मित्रम् मित्रम् तत्तन्मित्रको समर्थयति समर्थयति मित्रम् तत्तन्मित्रको समर्थयति मित्रको समर्थयति समर्थयति मित्रम् मित्रको समर्थयति पशुभिः पशुभिः समर्थयति मित्रम् मित्रको समर्थयति पशुभिः समर्थयति पशुभिः पशुभिः समर्थयति समर्थयति पशुभिर्यजमानम् यजमानम् पशुभिः समर्थयति समर्थयति पशुभिर्यजमान् समर्थयतीति समर्थयति पशुभिर्यजमानम् यजमानम् पशुभिः पशुभिर्यजमानम् पुरा पुरा यजमानम् पशुभिः पशुभिर्यजमानम् पुरा पशुभिरिति पशुभिः यजमानम् पुरा पुरा यजमानम् यजमानम् पुरा खलु खलु पुरा यजमानम् यजमानम् पुरा खलु पुरा खलु खलु पुरा पुरा खलु वाव वाव खलु पुरा पुरा खलु वाव खलु वाव वाव खलु खलु वावैवमेवम् वाव खलु खलु वावैवम् वावैवमेवम् वाव वावैवम् मित्रो मित्र एवम् वाव वावैवम् मित्रः एवम् मित्रो मित्र एवमेवम् मित्रो वेदवेन्मित्र एवमेवम् मित्रो वेद मित्रो वेदवेन्मित्रो मित्रो वेदपापा वेन्मित्रो मित्रो वेदप अवेदपापा वेद वेदपमन्मदपा वेद वेदपमत् अपमन्मदपापमत्क्रोरम् क्रोरम् मदपापमत्क्रोरम् मत्क्रोरम् क्रोरम् मन्मत्क्रोरम् चक्रुषश्चक्रुषः क्रोरम् मन्मत्क्रोरम् चक्रुषः क्रोरम् चक्रुषश्चक्रुषः क्रोरम् क्रोरम् चक्रुषः पशवः पशवश्चक्रुषः क्रोरम् क्रोरम् चक्रुषः पशवः चक्रुषः पशवः पशवश्चक्रुषश्चक्रुषः पशवः क्रमिष्यन्ति क्रमिष्यन्ति पशवश्चक्रुषश्चक्रुषः पशवः क्रमिष्यन्ति पशवः क्रमिष्यन्ति क्रमिष्यन्ति पशवः पशवः क्रमिष्यन्ति क्रमिष्यन्ति पशवः पशवः क्रमिष्यन्तीति क्रमिष्यन्तीति क्रमिष्यन्ति क्रमिष्यन्तीति तस्मात् तस्मादिति क्रमिष्यन्ति क्रमिष्यन्तीति तस्मात् इति तस्मात् तस्मादिति तस्मादेवमेवम् तस्मादिति तस्मादेवम् तस्मादेवमेवम् तस्मात् तस्मादेवमवृणीता वृणीतैवम् तस्मात् तस्मादेवमवृणीता एवमवृणीता वृणीतैवमेवमवृणीतवरुणम् वरुणमवृणीतैवमेवमवृणीतवरुणम् अवृणीतवरुणम् वरुणमवृणीता वृणीतवरुणम् देवा देवावरुणमवृणीता वृणीतवरुणम् देवाः वरुणम् देवा देवावरुणम् वरुणम् देवा अब्रुवन्नब्रुवन् देवावरुणम् वरुणम् देवा अब्रुवन् देवा अब्रुवन्नब्रुवन् देवा देवा अब्रुवन् त्वया त्वया अब्रुवन् देवा देवा अब्रुवन् त्वया अब्रुवन्त्वया त्वया अब्रुवन्नब्रुवन्त्वया गोशभुवा गोशभुवा त्वया अब्रुवन्नब्रुवन्त्वया गोशभुवा त्वया गोशभुवा गोशभुवा त्वया त्वया गोशभुवा सोमगो सोममगोशभुवा त्वया त्वया गोशभुवा सोमम् अगोशभुवा सोमगो सोममगोशभुवा गोशभुवा सोमगो राजानगो राजानगो सोममगोशभुवा गोशभुवा सोमगो राजानम् अगोशभुवेत्यगोशाभुवा सोमगो राजानगो राजानगो सोमगो सोमगो राजानगो हनाम हनाम राजानगो सोमगो सोमगो राजानगो हनाम राजानगो हनाम हनाम राजानगो राजानगो हनामेतीति हनाम राजानगो राजानगो हनामेति हनामेतीति हनाम हनामेति स इति हनाम हनामेति सः इति स इति सो ब्रवीद ब्रवीत् स इति सो ब्रवीद सो ब्रवीद ब्रवीत् ससो ब्रवीत्वरम् वरमब्रवीत् ससो ब्रवीत्वरम् अब्रवीत्वरम् वरमब्रवीद ब्रवीत्वरम् वृणै वृणै वरमब्रवीद ब्रवीत्वरम् वृणै वरम् वृणै वृणै वरम् वरम् वृणै मह्यम् मह्यम् वृणै वरम् वरम् वृणै मह्यम् वृणै मह्यम् मह्यम् वृणै वृणै मह्यम् च मह्यम् वृणै वृणै मह्यम् च मह्यम् च मह्यम् मह्यम् चैवैव च मह्यम् मह्यम् चैव चैवैव च चैवैष एष एव च चैवैषः एवैष एष एवैवैष मित्राय मित्रायैष एवैवैष मित्राय एष मित्राय मित्रायैष एष मित्राय च च मित्रायैष एष मित्राय च मित्राय च च मित्राय मित्राय च सह सह च मित्राय मित्राय च सह च सह सह च च सह गृह्यातै गृह्यातै सह च च सह गृह्यातै सह गृह्यातै गृह्यातै सह सह गृह्याता इतीति गृह्यातै सह सह गृह्याता इति गृह्याता इतीति गृह्यातै गृह्याता इति तस्मात् तस्मादिति गृह्यातै गृह्याता इति तस्मात् इति तस्मात् तस्मादिति तस्मान्मैत्रावरुणो मयित्रावरुणस्तस्मादिति तस्मान्मैत्रावरुणः तस्मान्मैत्रावरुणो मयित्रावरुणस्तस्मात् तस्मान्मैत्रावरुणः सह सह मयित्रावरुणस्तस्मात् तस्मान्मैत्रावरुणः सह मैत्रावरुणः सह सह मयित्रावरुणो मयित्रावरुणः सह गृह्यते गृह्यते सह मयित्रावरुणो मयित्रावरुणः सह गृह्यते मैत्रावरुण इति मैत्रावरुणः सह गृह्यते गृह्यते सह सह गृह्यते तस्मात् तस्मात् गृह्यते सह सह गृह्यते तस्मात् गृह्यते तस्मात् तस्मात् गृह्यते गृह्यते तस्मात् राज्ञा राज्ञा तस्मात् गृह्यते गृह्यते तस्मात् राज्ञा तस्मात् राज्ञा राज्ञा तस्मात् तस्मात् राज्ञा राजानगो राजानगो राज्ञा तस्मात् तस्मात् राज्ञा राजानम् राज्ञा राजानगो राजानगो राज्ञा राज्ञा राजानमगो शभवा गोशभवा राजानगो राज्ञा राज्ञा राजानमगो शभवा राजानमगो शभवा गोशभवा राजानगो राजानमगो शभवा घन्तिघ्नजगो शभवा राजानगो राजानमगो शभवा घन्ति गोशभवा घन्तिघ्नजगो शभवा गोशभवा घन्ति वैश्येन वैश्येन घन्तिगो शभवा गोशभवा घन्ति वैश्येन अगोशभुवेत्यगोशाभुवा घ्नन्ति वैश्येन वैश्येन घ्नन्ति घ्नन्ति वैश्येन वैश्यम् वैश्यम् वैश्येन घ्नन्ति घ्नन्ति वैश्येन वैश्यम् वैश्येन वैश्यम् वैश्यम् वैश्येन वैश्येन वैश्यमू सूत्रेण सूत्रेण वैश्यम् वैश्येन वैश्येन वैश्यमू सूत्रेण वैश्यमू सूत्रेण सूत्रेण वैश्यम् वैश्यमू सूत्रेण श्रोत्रमू श्रोत्रमू सूत्रेण वैश्यम् वैश्यमू सूत्रेण श्रोत्रम् सूत्रेण श्रोत्रमू श्रोत्रमू सूत्रेण श्रोत्रेण श्रोत्रम् नन श्रोत्रमू श्रोत्रेण श्रोत्रेण श्रोत्रम् न श्रोत्रम् नन श्रोत्रमू श्रोत्रम् न वै वै न श्रोत्रमू श्रोत्रम् न वै वै न न वा इदमिदम् वै न वा इदम् वा इदमिदम् वै वा इदन्ति वाति वेदम् वै वा इदन्ति वा इदन्ति वाति वेदमिदम् दिवाननति वेदमिदन्ति वान दिवाननति वाति वाननक्तन्नक्तन्नति वाति वाननक्तम् नरक्तन्नक्तन्ननक्तमासीदासेन्नक्तन्ननक्तमासीत् नक्तमासीदासेन्नक्तन्नक्तमासीदव्यावृत्तमव्यावृत्तमासीन्नक्तन्नक्तमासीदव्यावृत्तम् आसीदव्यावृत्तमव्यावृत्तमासीदासीदव्यावृत्तन्ते देव्यावृत्तमासीदासीदव्यावृत्तन्ते अव्यावृत्तन्ते देव्यावृत्तमव्यावृत्तन्ते देवा देवास्ते व्यावृत्तमव्यावृत्तन्ते देवाः अव्यावृत्तमित्यपि आवृत्तम् ते देवा देवास्ते ते देवा मित्रावरुणो मित्रावरुणो देवास्ते ते देवा मित्रावरुणो देवा मित्रावरुणो मित्रावरुणो देवा देवा मित्रावरुणावब्रुवन्नब्रुवन् मित्रावरुणो देवा देवा मित्रावरुणावब्रुवन् मित्रावरुणावब्रुवन्नब्रुवन् मित्रावरुणो मित्रावरुणावब्रुवन्निदमिदमब्रुवन् मित्रावरुणो मित्रावरुणावब्रुवन्निदम् मित्रावरुणाविधि मित्रावरुणो अब्रुवन्निदमिदमब्रुवन्नब्रुवन्निदन्नो न इदमब्रुवन्नब्रुवन्निदन्नः इदन्नो न इदमिदम् नो विविन इदमिदम् नो वि नो विविनो नो विवासयतम् वासयतम् विनो नो विवासयतम् विवासयतम् वासयतम् विविवासयतमितीति वासयतम् विविवासयतमिति वासयतमितीति वासयतम् वासयतमिति तौ दाविति वासयतम् वासयतमिति तौ इति तौ दाविदीति तावब्रूतामब्रूतान् ताविदीति तावब्रूताम् तावब्रूतामब्रूतान्तौ तावब्रूताम्बरम् वरमब्रूतान्तौ तावब्रूताम्बरम् अब्रूताम्बरम्बरमब्रूतामब्रूताम्बरम् वृणावहै वृणावहै वरमब्रूतामब्रूताम्बरम् वृणावहै वरम् वृणावहै वृणावहै वरम् वरम् वृणावः एक एको वृणावहै वरम् वरम् वृणावः एकः वृणावः एक एको वृणावहै वृणावः एक एवै वैको वृणावहै वृणावः एक एव एक एवै वैक एक एवावदावदेवैक एक एवावत् एवावदावदेवैवावत्पूर्वः पूर्व आवदेवैवावत्पूर्वः आवत्पूर्वः पूर्व आवदावत्पूर्वोग्रहोग्रहः पूर्व आवदावत्पूर्वोग्रहः पूर्वोग्रहोग्रहः पूर्वः पूर्वोग्रहो गृह्यादै गृह्यादै ग्रहः पूर्वः पूर्वोग्रहो गृह्यादै ग्रहो गृह्यादै गृह्यादै ग्रहो ग्रहो गृह्याता इति गृह्यादै ग्रहो ग्रहो गृह्याता इति गृह्याता इति गृह्यादै गृह्याता इति तस्मात् तस्मादिति गृह्यादै गृह्याता इति तस्मात् इति तस्मात् तस्मादिति तस्मादैन्द्रवायव ऐन्द्रवायवस्तस्मादिति तस्मादैन्द्रवायवः तस्मादैन्द्रवायव ऐन्द्रवायवस्तस्मात् तस्मादैन्द्रवायवः पूर्वः पूर्व ऐन्द्रवायवस्तस्मात् तस्मादैन्द्रवायवः पूर्वः ऐन्द्रवायवः पूर्वः पूर्व ऐन्द्रवायव ऐन्द्रवायवः पूर्वो मैत्रावरुणान्मयीत्रावरुणात् पूर्व ऐन्द्रवायव ऐन्द्रवायवः पूर्वो मैत्रावरुणात् ऐन्द्रवायव इत्येन्द्रावायवः पूर्वो मैत्रावरुणान्मयीत्रावरुणात् पूर्वः पूर्वो मैत्रावरुणात् गृह्यते गृह्यते मैत्रावरुणात् पूर्वः पूर्वो मैत्रावरुणात् गृह्यते मैत्रावरुणात् गृह्यते गृह्यते मैत्रावरुणान्मयीत्रावरुणात् गृह्यते प्राणापानौ प्राणापानौ गृह्यते मैत्रावरुणान्मयीत्रावरुणात् गृह्यते प्राणापानौ मैत्रावरुणादिति मैत्रावरुणात् गृह्यते प्राणापानौ प्राणापानो गृह्यते गृह्यते प्राणापानौ हि प्राणापानो गृह्यते गृह्यते प्राणापानौ हि प्राणापानौ हि प्राणापानौ प्राणापानौ ह्येता वेतौ हि प्राणापानौ प्राणापानौ ह्येतौ प्राणापानाविति प्राणापानौ ह्येता वेतौ हि ह्येतौ यद्यदेतौ हि ह्येतौ यत् एतौ यद्यदेता वेतौ यदुपागुष्वन्तर्यामावुपागुष्वन्तर्यामौ यदेता वेतौ यदुपागुष्वन्तर्यामौ यदुपागुष्वन्तर्यामावुपागुष्वन्तर्यामौ यद्यदुपागुष्वन्तर्यामौ मित्रो मित्र उपागुष्वन्तर्यामौ यद्यदुपागुष्वन्तर्यामौ मित्र उपागुष्वन्तर्यामो मित्रो मित्र उपागुष्वन्तर्यामावुपागुष्वन्तर्यामो मित्रो हर्मित्र उपागुष्वन्तर्यामावुपागुष्वन्तर्यामो मित्रो ह उपागुष्वन्तर्यामावित्युपागुंशु अन्तर्यामो मित्रो हरहर्मित्रो मित्रो हरजनयत जनयत हर्मित्रो मित्रो हरजनयत अहरजनयत जनयत हर हरजनयद्वरुणो वरुणो जनयत हर हरजनयद्वरुणः अजनयद्वरुणो वरुणो जनयद जनयद्वरुणो रात्रिगो रात्रिम् वरुणो जनयद जनयद्वरुणो रात्रिम् वरुणो रात्रिगो रात्रिम् वरुणो वरुणो रात्रिम् ततस्ततो रात्रिम् वरुणो वरुणो रात्रिम् ततः रात्रिम् ततस्ततो रात्रिगो रात्रिम् ततो वै वै ततो रात्रिगो रात्रिम् ततो वै ततो वै वै ततस्ततो वा इदमिदम् वै ततस्ततो वा इदम् वा इदमिदम् वै वा इदम् विमीदम् वै वा इदम् वि इदम् विवेदमिदम् व्यौ उच्छदौ छद्वेदमिदम् व्यौ उच्छद व्यौ उच्छदौ छद्विव्यौ उच्छद्यद्यदौ उच्छद्विव्यौ उच्छद्यत् औच्छद्यद्यदौ उच्छदौ छद्यन्मयि एत्रावरुणो मयि एत्रावरुणो यदौ उच्छदौ छद्यन्मयि एत्रावरुणः यन्मयि एत्रावरुणो मयि एत्रावरुणो यद्यन्मयि एत्रावरुणो गृह्यते गृह्यते मयित्रावरुणो यद्यन्मयि एत्रावरुणो गृह्यते मैत्रावरुणो गृह्यते गृह्यते मैत्रावरुणो मयीत्रावरुणो गृह्यते व्यष्ट्यै व्यष्ट्यै गृह्यते मैत्रावरुणो मयीत्रावरुणो गृह्यते व्यष्ट्यै मैत्रावरुण इति मैत्रावरुणः गृह्यते व्यष्ट्यै व्यष्ट्यै गृह्यते गृह्यते व्यष्ट्यै व्यष्ट्यादिष्ट्यै यज्ञस्य शिरःशिरो यज्ञस्य यज्ञस्य शिरोच्छिद्यताच्छिद्यत शिरो यज्ञस्य यज्ञस्य शिरोच्छिद्यत शिरोच्छिद्यताच्छिद्यत शिरःशिरोच्छिद्यतते ते शिरःशिरोच्छिद्यतते अच्छिद्यतते ते छिद्यताच्छिद्यतते देवा देवास्ते छिद्यताच्छिद्यतते देवाः ते देवा देवास्ते ते देवा अश्विनावश्विनौ देवास्ते ते देवा अश्विनौ देवा अश्विनावश्विनौ देवा देवा अश्विनावब्रुवन्नब्रुवन्नश्विनौ देवा देवा अश्विनावब्रुवन्न अश्विनावब्रुवन्नब्रुवन्नश्विनावश्विनावब्रुवन् भिषजौ भिषजावब्रुवन्नश्विनावश्विनावब्रुवन् भिषजौ अब्रुवन् भिषजौ भिषजावब्रुवन्नब्रुवन् भिषजौ वै वै भिषजावब्रुवन्नब्रुवन् भिषजौ वै भिषजौ वै वै भिषजौ भिषजौ वैस्थस्थो वै भिषजौ भिषजौ वैस्थ वैस्थस्थो वै वैस्थ इदमिदग्गुस्थो वै वैस्थ इदम् स्थ इदमिदग्गुस्थस्थ इदम् यज्ञस्य यज्ञस्येदग्गुस्थस्थ इदम् यज्ञस्य इदम् यज्ञस्य यज्ञस्येदमिदम् यज्ञस्य शिरःशिरो यज्ञस्येदमिदम् यज्ञस्य शिरः यज्ञस्य शिरःशिरो यज्ञस्य यज्ञस्य शिरः प्रतिप्रतिशिरो यज्ञस्य यज्ञस्य शिरः प्रति शिरः प्रतिप्रतिशिरःशिरः प्रतिदत्तम् दत्तम् प्रतिशिरःशिरः प्रतिदत्तम् प्रतिदत्तम् दत्तम् प्रतिप्रतिदत्तमिति दत्तम् प्रतिप्रतिदत्तमिति दत्तमिति दत्तम् दत्तमिति तौ ताविति दत्तम् दत्तमिति तौ इति तौ ताविति तावब्रूधामब्रूधान् ताविति तावब्रूधाम् तावब्रूधामब्रूधान्तौ तावब्रूधाम् वरम् वरमब्रूधान्तौ तावब्रूधाम् वरम् अब्रूधाम् वरम् वरमब्रूधामब्रूधाम् वरम् वृणावहै वृणावहै वरमब्रूधामब्रूधाम् वरम् वृणावहै वरम् वृणावहै वृणावहै वरम् वरम् वृणावहै ग्रहो ग्रहो वृणावहै वरम् वरम् वृणावहै ग्रह वृणावहै ग्रहो ग्रहो वृणावहै वृणावहै ग्रह एवैव ग्रहो वृणावहै वृणावहै ग्रह एव ग्रह एवैव ग्रहो ग्रह एव नौ नावेव ग्रहो ग्रह एव नौ एव नौ नावेवैव नावत्रात्र नावेवैव नावत्र नावत्रात्र नौ नावत्राप्यप्यत्र नौ नावत्रापि अत्राप्यप्यत्रात्रापि गृह्यताम् गृह्यतामप्यत्रात्रापि गृह्यताम् अभिगृह्यताम् गृह्यतामप्यपि गृह्यतामितीति गृह्यतामप्यपि गृह्यतामिति गृह्यतामितीति गृह्यताम् गृह्यतामिति ताभ्याम् ताभ्यामिति गृह्यताम् गृह्यतामिति ताभ्याम् इति ताभ्याम् ताभ्यामितीति ताभ्यामेतमेतम् ताभ्यामितीति ताभ्यामेतम् ताभ्यामेतमेतम् ताभ्याम् ताभ्यामेतमाश्विनमाश्विनमेतम् ताभ्याम् ताभ्यामेतमाश्विनम् एतमाश्विनमाश्विनमेतमेतमाश्विनमगृह्णन्न गृह्णन्नाश्विनमेतमेतमाश्विनमगृह्णन् आश्विनमगृह्णन्न गृह्णन्नाश्विनमाश्विनमगृह्णन् ततस्ततो गृह्णन्नाश्विनमाश्विनमगृह्णन् ततः अगृह्णन् ततस्ततो गृह्णन्न गृह्णन् ततो वै वै ततो गृह्णन्न गृह्णन् ततो वै ततो वै वै ततस्ततो वैतौ तौ वै ततस्ततो वैतौ वैतौ तौ वै वैतौ यज्ञस्य यज्ञस्य तौ वै वैतौ यज्ञस्य तौ यज्ञस्य यज्ञस्य तौ तौ यज्ञस्य शिरशिरो यज्ञस्य तौ तौ यज्ञस्य शिरः यज्ञस्य शिरशिरो यज्ञस्य यज्ञस्य शिरः प्रति प्रतिशिरो यज्ञस्य यज्ञस्य शिरः प्रति शिरः प्रति प्रतिशिरशिरः प्रत्यधत्तामधत्तां प्रतिशिरशिरः प्रत्यधत्तां प्रत्यधत्तामधत्तां प्रति प्रत्यधत्तां यद्यदधत्तां प्रति प्रत्यधत्तां यद् अधत्ता यद्यदधत्तामधत्तां यदा आश्विनः आश्विनो यदधत्तामधत्तां यदा आश्विनः यदा आश्विनः आश्विनो यद्यदा आश्विनो गृह्यते गृह्यत आश्विनो यद्यदा आश्विनो गृह्यते आश्विनो गृह्यते गृह्यत आश्विनः आश्विनो गृह्यते यज्ञस्य यज्ञस्य गृह्यत आश्विनः आश्विनो गृह्यते यज्ञस्य गृह्यते यज्ञस्य यज्ञस्य गृह्यते गृह्यते यज्ञस्य निष्कृत्यै निष्कृत्यै यज्ञस्य गृह्यते गृह्यते यज्ञस्य निष्कृत्यै यज्ञस्य निष्कृत्यै निष्कृत्यै यज्ञस्य यज्ञस्य निष्कृत्यै तौ तौ निष्कृत्यै यज्ञस्य यज्ञस्य निष्कृत्यै तौ निष्कृत्यै तौ तौ निष्कृत्यै निष्कृत्यै तौ देवा देवास्तौ निष्कृत्यै निष्कृत्यै तौ देवाः निष्कृत्या इति निः कृत्यै तौ देवा देवास्तौ तौ देवा अब्रुवन्नब्रुवन् देवास्तौ तौ देवा अब्रुवन् देवा अब्रुवन्नब्रुवन् देवा देवा अब्रुवन्नपूतावपूतावब्रुवन् देवा देवा अब्रुवन्नपूतौ अब्रुवन्नपूतावपूतावब्रुवन्नब्रुवन्नपूतौ वै वा अपूतावब्रुवन्नब्रुवन्नपूतौ वै अपूतौ वै वा अपूतावपूतौ वा इमा विमौ वा अपूतावपूतौ वा इमौ वा इमा विमौ वै वा इमौ मनुष्यचरौ मनुष्यचरा विमौ वै वा इमौ मनुष्यचरौ इमौ मनुष्यचरौ मनुष्यचरा विमा विमौ मनुष्यचरौ घषजौ घषजौ मनुष्यचरा विमा विमौ मनुष्यचरौ घषजौ मनुष्यचरौ भिषजौ भिषजौ मनुष्यचरौ मनुष्यचरौ भिषजाविति भिषजौ मनुष्यचरौ मनुष्यचरौ भिषजाविति मनुष्यचराविति मनुष्याचरौ भिषजाविति भिषजौ भिषजाविति तस्मात्तस्मादिति भिषजौ भिषजाविति तस्मात् इति तस्मात्तस्मादिति तस्मात् ब्राह्मणेन ब्राह्मणेन तस्मादिति तस्मात् ब्राह्मणेन तस्मात् ब्राह्मणेन ब्राह्मणेन तस्मात्तस्मात् ब्राह्मणेन भेषजम् भेषजम् ब्राह्मणेन तस्मात्तस्मात् ब्राह्मणेन भेषजम् ब्राह्मणेन भेषजम् भेषजम् ब्राह्मणेन ब्राह्मणेन भेषजन्नन भेषजम् ब्राह्मणेन ब्राह्मणेन भेषजन्न भेषजन्नन भेषजम् भेषजन्न कार्यम् कार्यन्न भेषजम् भेषजन्न कार्यम् न कार्यम् कार्यन्न न कार्यमभूतोऽभूतः कार्यन्न न कार्यमभूतः कार्यमभूतोऽभूतः कार्यम् कार्यमभूतो हि ह्यभूतः कार्यम् कार्यमभूतो हि अभूतो हि ह्यभूतोऽभूतो ह्येष एष ह्यभूतोऽभूतो ह्येष ह्येष एष हि ह्येषो मेध्यो मेध्य एष हि ह्येषो मेध्य एषो मेध्यो मेध्य एष एषो मेध्यो यो यो मेध्य एष एषो मेध्यो यः अमेध्यो यो यो मेध्यो मेध्यो यो भिषग्भिषद्यो मेध्यो मेध्यो यो भिषगो यो भिषग्भिषद्यो यो भिषक्तौ तौ भिषग्यो यो भिषक्तौ भिषक्तौ तौ भिषग्भिषक्तौ बहिष्पवमानेन बहिष्पवमानेन तौ भिषग्भिषक्तौ बहिष्पवमानेन तौ बहिष्पवमानेन बहिष्पवमानेन तौ तौ बहिष्पवमानेन पवयित्वा पवयित्वा बहिष्पवमानेन तौ तौ बहिष्पवमानेन पवयित्वा बहिष्पवमानेन पवयित्वा पवयित्वा बहिष्पवमानेन बहिष्पवमानेन पवयित्वा ताभ्याम् ताभ्याम् पवयित्वा बहिष्पवमानेन बहिष्पवमानेन पवयित्वा ताभ्याम् बहिष्पवमानेनेति बहिः पवमानेन पवयित्वा ताभ्याम् ताभ्याम् पवयित्वा पवयित्वा ताभ्यामेतमेतम् ताभ्याम् पवयित्वा पवयित्वा ताभ्यामेतम् ताभ्यामेतमेतम् ताभ्याम् ताभ्यामेतमाश्विनमाश्विनमेतम् ताभ्याम् ताभ्यामेतमाश्विनम् एतमाश्विनमाश्विनमेतमेतमाश्विनमगृह्णन्न गृह्णन्नाश्विनमेतमेतमाश्विनमगृह्णन् आश्विनमगृह्णन्न गृह्णन्नाश्विनमाश्विनमगृह्णन् तस्मादगृह्णन्नाश्विनमाश्विनमगृह्णन् तस्मात् अगृह्णन् तस्मादगृह्णन्न गृह्णन् तस्मात् बहिष्पवमाने बहिष्पवमाने तस्मादगृह्णन्न गृह्णन् तस्मात् बहिष्पवमाने तस्मात् बहिष्पोमाने बहिष्पोमाने तस्मात् तस्मात् बहिष्पोमाने स्तुते स्तुते बहिष्पोमाने तस्मात् तस्मात् बहिष्पोमाने स्तुते बहिष्पोमाने स्तुते स्तुते बहिष्पोमाने बहिष्पोमाने स्तुत आश्विन आश्विनस्तुते बहिष्पोमाने बहिष्पोमाने स्तुत आश्विनः बहिष्पवमान इति बलिः अवमाने स्तुत आश्विन आश्विनस्तुते स्तुत आश्विनो गृह्यते गृह्यत आश्विनस्तुते स्तुत आश्विनो गृह्यते आश्विनो गृह्यते गृह्यत आश्विन आश्विनो गृह्यते तस्मात् तस्मात् गृह्यत आश्विन आश्विनो गृह्यते तस्मात् गृह्यते तस्मात् तस्मात् गृह्यते गृह्यते तस्मादेवमेवम् तस्मात् गृह्यते गृह्यते तस्मादेवम् तस्मादेवमेवम् तस्मात् तस्मादेवम् विदुषा विदुषैवम् तस्मात् तस्मादेवम् विदुषा एवम् विदुषा विदुषैवमेवम् विदुषा बहिष्पवमानो बहिष्पवमानो विदुषैवमेवम् विदुषा बहिष्पवमानः विदुषा बहिष्पवमानो बहिष्पवमानो विदुषा विदुषा बहिष्पवमान उपसद्य उपसद्यो बहिष्पवमानो विदुषा विदुषा बहिष्पवमान उपसद्यः बहिष्पवमान उपसद्य उपसद्यो बहिष्पवमानो बहिष्पवमान उपसद्यः पवित्रम् पवित्रमुपसद्यो बहिष्पवमानो बहिष्पवमान उपसद्यः पवित्रम् बहिष्पवमान इति बहिः पवमानः उपसद्यः पवित्रम् पवित्रमुपसद्य उपसद्यः पवित्रम् वै वै पवित्रमुपसद्य उपसद्यः पवित्रम् वै उपसद्य इत्युपासद्यः पवित्रम् वै वै पवित्रम् पवित्रम् वै बहिष्पवमानो बहिष्पवमानो वै पवित्रम् पवित्रम् वै बहिष्पवमानः वै बहिष्पवमानो बहिष्पवमानो वै वै बहिष्पवमान आत्मानमात्मानम् बहिष्पवमानो वै वै बहिष्पवमान आत्मानम् बहिष्पवमान आत्मानमात्मानम् बहिष्पवमानो बहिष्पवमान आत्मानमेवैवात्मानम् बहिष्पवमानो बहिष्पवमान आत्मानमेव बहिष्पवमान इति बहिः पवमानः आत्मानमेवैवात्मानमात्मानमेव पवयते पवयत एवात्मानमात्मानमेव पवयते एव पवयते पवयत एवैव पवयते तयोस्तयोः पवयत एवैव पवयते तयोः पवयते तयोस्तयोः पवयते पवयते तयोस्त्रेधा त्रेधातयोः पवयते पवयते तयोस्त्रेधा तयोस्त्रेधा त्रेधातयोस्तयोस्त्रेधा भैषत्यम् भैषत्यम् त्रेधातयोस्तयोस्त्रेधा भैषत्यम् त्रेधा भैषत्यम् भैषत्यम् त्रेधा त्रेधा भैषत्यम् विभैषत्यम् त्रेधा त्रेधा भैषत्यम् वि भैषत्यम् विभैषत्यम् भैषत्यम् विनिनि विभैषत्यम् भैषत्यम् विनि विनिनि विविन्यदधुरदधुर्निविन्यदधु यदधुरदधुर्निन्यदधुरग्नावग्नावदधुर्निन्यदधुरग्नौ अदधुरग्नावग्नावदधुरदधुरग्नौ तृतीयम् तृतीयमग्नावदधुरदधुरग्नौ तृतीयम् अग्नौ तृतीयम् तृतीयमग्नावग्नौ तृतीयमप्सप्सु तृतीयमग्नावग्नौ तृतीयमप्सु तृतीयमप्सप्सु तृतीयम् तृतीयमप्सु तृतीयम् तृतीयमप्सु तृतीयम् तृतीयमप्सु तृतीयम् अप्सु तृतीयम् तृतीयमप्सप्सु तृतीयम् ब्राह्मणे ब्राह्मणे तृतीयमप्सप्सु तृतीयम् ब्राह्मणे अप्सीतोसु तृतीयम् ब्राह्मणे ब्राह्मणे तृतीयम् तृतीयम् ब्राह्मणे तृतीयम् तृतीयम् ब्राह्मणे तृतीयम् तृतीयम् ब्राह्मणे तृतीयम् ब्राह्मणे तृतीयम् तृतीयम् ब्राह्मणे ब्राह्मणे तृतीयम् तस्मात् तस्मात् तृतीयम् ब्राह्मणे ब्राह्मणे तृतीयम् तस्मात् तृतीयम् तस्मात् तस्मात् तृतीयम् तृतीयम् तस्मादुदपात्रमुदपात्रम् तस्मात् तृतीयम् तृतीयम् तस्मादुदपात्रम् तस्मादुदपात्रमुदपात्रम् तस्मात् तस्मादुदपात्रमुपनिधायोपनिधायोदपात्रम् तस्मात् तस्मादुदपात्रमुपनिधाय उदपात्रमुपनिधायोपनिधायोदपात्रमुदपात्रमुपनिधाय ब्राह्मणम् ब्राह्मणमुपनिधायोदपात्रमुदपात्रमुपनिधाय ब्राह्मणम् उदपात्रमित्युदापात्रम् उपनिधाय ब्राह्मणम् ब्राह्मणमुपनिधायोपनिधाय ब्राह्मणम् दक्षिणतो दक्षिणतो ब्राह्मणमुपनिधायोपनिधाय ब्राह्मणम् दक्षिणतः उपनिधायेत्युपनिधाय ब्राह्मणम् दक्षिणतो दक्षिणतो ब्राह्मणम् ब्राह्मणम् दक्षिणतो निषाद्य निषाद्य दक्षिणतो ब्राह्मणम् ब्राह्मणम् दक्षिणतो निषाद्य दक्षिणतो निषाद्य निषाद्य दक्षिणतो दक्षिणतो निषाद्य भेषजम् भेषजम् निषाद्य दक्षिणतो दक्षिणतो निषाद्य भेषजम् निषाद्य भेषजम् भेषजम् निषाद्य निषाद्य भेषजम् कुर्यात् कुर्यात् भेषजम् निषाद्य निषाद्य भेषजम् कुर्यात् निषाद्येति निषाद्य भेषजम् कुर्यात् कुर्यात् भेषजम् भेषजम् कुर्यात् यावत् यावत् कुर्यात् भेषजम् भेषजम् कुर्यात् यावत् कुर्याद्यावद्यावत् कुर्याद्यावदेवैव यावत् कुर्याद्यावदेव यावदेवैव यावद्यावदेव भेषजम् भेषजमेव यावद्यावदेव भेषजम् एव भेषजम् भेषजमेवैव भेषजन्तेन तेन भेषजमेवैव भेषजन्तेन भेषजन्तेन तेन भेषजम् भेषजन्तेन करोति करोति तेन भेषजम् भेषजन्तेन करोति तेन करोति करोति तेन करोति समर्थककौ समर्थकम् करोति तेन करोति समर्थकम् करोति समर्थककौ समर्थकम् करोति करोति समर्थकमस्यास्य समर्थकम् करोति करोति समर्थकमस्य समर्थकमस्यास्य समर्थककौ समर्थकमस्य कृतम् कृतमस्य समर्थककौ समर्थकमस्य कृतम् समर्थकमिति सम् अर्थकम् अस्य कृतम् कृतमस्यास्य कृतम् भवति भवति कृतमस्यास्य कृतम् भवति कृतम् भवति भवति कृतम् कृतम् भवति ब्रह्मवादिनो ब्रह्मवादिनो भवति कृतम् कृतम् भवति ब्रह्मवादिनः भवति ब्रह्मवादिनो ब्रह्मवादिनो भवति भवति ब्रह्मवादिनो वदन्ति वदन्ति ब्रह्मवादिनो भवति भवति ब्रह्मवादिनो वदन्ति ब्रह्मवादिनो वदन्ति वदन्ति ब्रह्मवादिनो ब्रह्मवादिनो वदन्ति कस्मात् कस्मात् वदन्ति ब्रह्मवादिनो ब्रह्मवादिनो वदन्ति कस्मात् ब्रह्मवादिन इति ब्रह्मवादिनः वदन्ति कस्मात् कस्मात् वदन्ति वदन्ति कस्मात् सत्यात् सत्यात् कस्मात् वदन्ति वदन्ति कस्मात् सत्यात् कस्मात् सत्यात् सत्यात् कस्मात् कस्मात् सत्यादेकमात्रादेकमात्राः सत्यात् कस्मात् कस्मात् सत्यादेकमात्राः सत्यादेकमात्रा एकमात्राः सत्यात् सत्यादेकमात्रा द्विदेवत्याः द्विदेवत्या एकमात्राः सत्यात् सत्यादेकमात्रा द्विदेवत्याः एकमात्रा द्विदेवत्या द्विदेवत्या एकमात्रा एकमात्रा द्विदेवत्या गृह्यन्ते गृह्यन्ते द्विदेवत्या एकमात्रा एकमात्रा द्विदेवत्या गृह्यन्ते एकमात्रा इत्येका मात्राः द्विदेवत्या गृह्यन्ते गृह्यन्ते द्विदेवत्या द्विदेवत्या गृह्यन्ते द्विपात्रा द्विपात्रा गृह्यन्ते द्विदेवत्या द्विदेवत्या गृह्यन्ते द्विपात्राः द्विदेवत्या इति द्विदेवत्या गृह्यन्ते द्विपात्रा द्विपात्रा गृह्यन्ते गृह्यन्ते द्विपात्रा हूयन्ते हूयन्ते द्विपात्रा गृह्यन्ते गृह्यन्ते द्विपात्रा हूयन्ते द्विपात्रा हूयन्ते हूयन्ते द्विपात्रा द्विपात्रा हूयन्त इति हूयन्ते द्विपात्रा द्विपात्रा हूयन्त इति द्विपात्रा इति द्विपात्राः हूयन्त इति हूयन्ते हूयन्त इति यद्यदिति हूयन्ते हूयन्त इति यद् इति यद्यदिति यदेकपात्रा एकपात्रा यदिति यदेकपात्राः यदेकपात्रा एकपात्रा यद्यदेकपात्रा गृह्यन्ते गृह्यन्त एकपात्रा यद्यदेकपात्रा गृह्यन्ते एकपात्रा गृह्यन्ते गृह्यन्त एकपात्रा एकपात्रा गृह्यन्ते तस्मात् तस्मात् गृह्यन्त एकपात्रा एकपात्रा गृह्यन्ते तस्मात् एकपात्रा इत्येका पात्राः गृह्यन्ते तस्मात् तस्मात् गृह्यन्ते गृह्यन्ते तस्मादेक एकस्तस्मात् गृह्यन्ते गृह्यन्ते तस्मादेकः तस्मादेक एकस्तस्मात् तस्मादेकोऽन्तरतोऽन्तरत एकस्तस्मात् तस्मादेकोऽन्तरतः एकोऽन्तरतोऽन्तरत एक एकोऽन्तरतः प्राणः प्राणोऽन्तरत एक एकोऽन्तरतः प्राणः अन्तरतः प्राणः प्राणोऽन्तरतो अन्तरतः प्राणो द्विपात्रा द्विपात्रा प्राणोऽन्तरतो अन्तरतः प्राणो द्विपात्राः प्राणो द्विपात्रा द्विपात्रा प्राणः प्राणो द्विपात्रा हूयन्ते हूयन्ते द्विपात्रा प्राणः प्राणो द्विपात्रा हूयन्ते प्राण इति प्राणः द्विपात्रा हूयन्ते हूयन्ते द्विपात्रा द्विपात्रा हूयन्ते तस्मात् तस्माद्धूयन्ते द्विपात्रा द्विपात्रा हूयन्ते तस्मात् द्विपात्रा इति द्विपात्राः हूयन्ते तस्मात् तस्माद्धूयन्ते हूयन्ते तस्मात् द्वौ द्वौ द्वौ द्वौ तस्माद्धूयन्ते हूयन्ते तस्मात् द्वौ द्वौ तस्मात् द्वौ द्वौ द्वौ द्वौ तस्मात् तस्मात् द्वौ द्वौ बहिष्टात् बहिष्टात् द्वौ द्वौ तस्मात् तस्मात् द्वौ द्वौ बहिष्टात् द्वौ द्वौ बहिष्टात् बहिष्टात् द्वौ द्वौ द्वौ द्वौ बहिष्टात् प्राणाः प्राणाः बहिष्टात् द्वौ द्वौ द्वौ द्वौ बहिष्टात् प्राणाः द्वौ द्वाविदद्वौ बहिष्टात् प्राणाः प्राणा बहिष्टात् बहिष्टात् प्राणाः प्राणाः प्राणाः प्र प्राणा इति प्राणाः प्राणा वै वै प्राणाः प्राणा वा एत एते वै प्राणाः प्राणा वा एते प्राणा इति प्राणाः वा एत एते वै वा एते यद्यदेते वै वा एते यत् एते यद्यदेत एते यद्विदेवत्या द्विदेवत्या यदेत एते यद्विदेवत्या यद्विदेवत्या द्विदेवत्या यद्यद्विदेवत्या पशवः पशवोर्द्विदेवत्या यद्यद्विदेवत्या पशवः द्विदेवत्या पशवः पशवोद्विदेवत्या द्विदेवत्या पशव इडेणा पशवोद्विदेवत्या द्विदेवत्या पशव इडा द्विदेवत्या इति द्विदेवत्या पशव इडेणा पशवः पशव इडा यद्यदिडा पशवः पशव इडायत् इडा यद्यदिडेडा यदिडामिडाञ्यदिडेडा यदिडाम् यदिडामिडाञ्यद्यदिडाम् पूर्वाम् पूर्वामिडाञ्यद्यदिडाम् पूर्वाम् इडाम् पूर्वाम् पूर्वामिडामिडाम् पूर्वान् द्विदेवत्येभ्यो द्विदेवत्येभ्यः पूर्वामिडामिडाम् पूर्वान् द्विदेवत्येभ्यः पूर्वान् द्विदेवत्येभ्यो द्विदेवत्येभ्यः पूर्वाम् पूर्वान् द्विदेवत्येभ्य उपह्वयेतोपह्वयेतद्विदेवत्याभ्यः पूर्वाम् पूर्वान् द्विदेवत्येभ्य उपह्वयेत द्विदेवत्येभ्य उपह्वयेतोपह्वयेतद्विदेवत्येभ्योद्विदेवत्येभ्य उपह्वयेत पशुभिः पशुभिरुपह्वयेतद्विदेवत्येभ्योद्विदेवत्येभ्य उपह्वयेत पशुभिः द्विदेवत्येभ्य इति द्विदेवत्येभ्यः उपह्वयेत पशुभिः पशुभिरुपह्वयेतोपह्वयेत पशुभिः प्राणान् प्राणान् पशुभिरुपह्वयेतोपह्वयेत पशुभिः प्राणान् उपह्वयेतेत्युपाह्वयेत पशुभिः प्राणान् प्राणान् पशुभिः पशुभिः प्राणानन्तरन्तः प्राणान् पशुभिः पशुभिः प्राणानन्तः पशुभिरिति पशुभिः प्राणानन्तरन्तः प्राणान् प्राणानन्तद्दधीतदधीतान्तः प्राणान् प्राणानन्तद्दधीत प्राणानिति प्राणान् अन्तर्दधीतदधीतान्तरन्तर्दधीतप्रमायुकः प्रमायुको दधीतान्तरन्तर्दधीतप्रमायुकः दधीतप्रमायुकः प्रमायुको दधीतदधीतप्रमायुकः स्यात् स्यात् प्रमायुको दधीतदधीतप्रमायुकः स्यात् प्रमायुकः स्यात् स्यात् प्रमायुकः प्रमायुकः स्याद्विदेवत्यान् द्विदेवत्यान् स्यात् प्रमायुकः प्रमायुकः स्याद्विदेवत्यान् प्रमायुक इति प्रामायुकः स्याद्विदेवत्यान् द्विदेवत्यान् स्यात् स्याद्विदेवत्यान् भक्षयित्वा भक्षयित्वाद्विदेवत्यान् स्यात् स्याद्विदेवत्यान् भक्षयित्वा द्विदेवत्यान् भक्षयित्वा भक्षयित्वाद्विदेवत्यान् द्विदेवत्यान् भक्षयित्वेडामिडाम् भक्षयित्वाद्विदेवत्यान् द्विदेवत्यान् भक्षयित्वेडाम् द्विदेवत्यानिति द्विदेवत्यान् भक्षयित्वेडामिडाम् भक्षयित्वा भक्षयित्वेडामुपोपेडाम् भक्षयित्वा भक्षयित्वेडामुप इडामुपोपेडामिडामुपह्वयते ह्वयत उपेडामिडामुपह्वयते उपह्वयते ह्वयत उपोपह्वयते प्राणान् प्राणान् ह्वयत उपोपह्वयते प्राणान् ह्वयते प्राणान् प्राणान् ह्वयते ह्वयते प्राणानेवैव प्राणान् ह्वयते ह्वयते प्राणानेव प्राणानेवैव प्राणान् प्राणानेवात्मन्नात्मन्नेव प्राणान् प्राणानेवात्मन् प्राणानिति प्राणान् एवात्मन्नात्मन्नेवैवात्मन्धित्वाधित्वात्मन्नेवैवात्मन्धित्वा आत्मन्धित्वाधित्वात्मन्नात्मन्धित्वा पशून् पशून्धित्वात्मन्नात्मन्धित्वा पशून् धित्वा पशून् पशून्धित्वाधित्वा पशूनुपोपशून्धित्वाधित्वा पशूनुप पशूनुपोप पशून् पशूनुपह्वयते ह्वयत उपपशून् पशूनुपह्वयते उपह्वयते ह्वयत उपोपह्वयते वाग्वाग्फयत उपोपह्वयते वाक् ह्वयते वाग्वाग्फयते ह्वयते वाग्वै वै वाग्फयते ह्वयते वाग्वै वाग्वै वै वाग्वाग्वा ऐ इन्द्रवायव ऐ इन्द्रवायवो वै वाग्वाग्वा ऐ इन्द्रवायवः वा ऐ इन्द्रवायव ऐ इन्द्रवायवो वै वा ऐ इन्द्रवायवश्चक्षुरैन्द्रवायवो वै वा ऐ इन्द्रवायवश्चक्षुः ऐन्द्रवायवश्चक्षुरैन्द्रवायव ऐ इन्द्रवायवश्चक्षुर्मैत्रावरुणो मै ईत्रावरुणश्चक्षुरैन्द्रवायव ऐ इन्द्रवायवश्चक्षुर्मैत्रावरुणः ऐन्द्रवायव इत्यैन्द्रावायवः चक्षुर्मैत्रावरुणो मयि ईत्रावरुणश्चक्षश्चक्षुर्मैत्रावरुणश्रोत्रम् मैत्रावरुणश्चक्षश्चक्षुर्मैत्रावरुणश्रोत्रम् मैत्रावरणश्रोत्रग्श्रोत्रम् मैत्रावरुणो मयीत्रावरणश्रोत्रमाश्विन अश्विनश्रोत्रम् मैत्रावरुणो मयीत्रावरणश्रोत्रमाश्विनः मैत्रावरुण इति मैत्रावरुणः श्रोत्रमाश्विन अश्विनश्रोतृग्श्रोत्रमाश्विनः पुरस्तात् पुरस्तादाश्विनश्रोतृग्श्रोत्रमाश्विनः पुरस्तात् आश्विनः पुरस्तात् पुरस्तादाश्विन अश्विनः पुरस्तादैन्द्रवायवमयीन्द्रवायवम् पुरस्तादाश्विन अश्विनः पुरस्तादैन्द्रवायवम् पुरस्तादैन्द्रवायवमयीन्द्रवायवम् पुरस्तात् पुरस्तादैन्द्रवायवम् भक्षयति भक्षयत्यैन्द्रवायवम् पुरस्तात् पुरस्तादैन्द्रवायवम् भक्षयति ऐन्द्रवायवम् भक्षयति भक्षयत्यैन्द्रवायवमयीन्द्रवायवम् भक्षयति तस्मात् तस्मात् भक्षयत्यैन्द्रवायवमयीन्द्रवायवम् भक्षयति तस्मात् ऐन्द्रवायवमित्यैन्द्रवायवम् भक्षयति तस्मात् तस्मात् भक्षयति भक्षयति तस्मात् पुरस्तात् पुरस्तात् तस्मात् भक्षयति भक्षयति तस्मात् पुरस्तात् तस्मात् पुरस्तात् पुरस्तात् तस्मात् तस्मात् पुरस्तात् वाचा वाचा पुरस्तात् तस्मात् तस्मात् पुरस्तात् वाचा वाचा पुरस्तात् पुरस्तात् वाचा वदति वदति वाचा पुरस्तात् पुरस्तात् वाचा वदति वाचा वदति वदति वाचा वाचा वदति पुरस्तात् पुरस्तात् वदति वाचा वाचा वदति पुरस्तात् वदति पुरस्तात् पुरस्तात् वदति वदति पुरस्तान्मैत्रावरुणम् मयीत्रावरुणम् पुरस्तात् वदति वदति पुरस्तान्मैत्रावरुणम् पुरस्तान्मैत्रावरुणम् मयीत्रावरुणम् पुरस्तात् पुरस्तान्मैत्रावरुणम् तस्मात् तस्मान्मैत्रावरुणम् पुरस्तात् पुरस्तान्मैत्रावरुणम् तस्मात् मैत्रावरणम् तस्मात् तस्मान्मैत्रावरणम् मयीत्रावरणम् तस्मात् पुरस्तात् पुरस्तात् तस्मान्मैत्रावरणम् मयीत्रावरणम् तस्मात् पुरस्तात् मैत्रावरुणमिति मैत्रावरुणम् तस्मात् पुरस्तात् पुरस्तात् तस्मात् तस्मात् पुरस्तात् चक्षुषा चक्षुषा पुरस्तात् तस्मात् तस्मात् पुरस्तात् चक्षुषा पुरस्ताच्चक्षुषा चक्षुषा पुरस्तात् पुरस्ताच्चक्षुषा पश्यति पश्यति चक्षुषा पुरस्तात् पुरस्ताच्चक्षुषा पश्यति चक्षुषा पश्यति पश्यति चक्षुषा पश्यति सर्वतः सर्वतः पश्यति चक्षुषा पश्यति सर्वतः पश्यति सर्वतः सर्वतः पश्यति पश्यति सर्वतः परिहारम् परिहारकम् सर्वतः पश्यति पश्यति सर्वतः परिहारम् सर्वतः परिहारम् परिहारकम् सर्वतः सर्वतः परिहारमाश्विनमाश्विनम् परिहारकम् सर्वतः सर्वतः परिहारमाश्विनम् परिहारमाश्विनमाश्विनम् परिहारम् परिहारमाश्विनम् तस्मात् तस्मादाश्विनम् परिहारम् परिहारमाश्विनम् तस्मात् परिहारमिति परिहारम् आश्विनम् तस्मात् तस्मादाश्विनमाश्विनम् तस्मात् सर्वतः सर्वतस्तस्मादाश्विनमाश्विनम् तस्मात् सर्वतः तस्मात् सर्वतः सर्वतस्तस्मात् तस्मात् सर्वतः श्रोत्रेण श्रोत्रेण सर्वतस्तस्मात् तस्मात् सर्वतः श्रोत्रेण सर्वतः श्रोत्रेण श्रोत्रेण सर्वतः सर्वतः श्रोत्रेण शृणोति शृणोति श्रोत्रेण सर्वतः सर्वतः श्रोत्रेण शृणोति श्रोत्रेण शृणोति शृणोति श्रोत्रेण श्रोत्रेण शृणोति प्राणाः प्राणाः शृणोति श्रोत्रेण श्रोत्रेण शृणोति प्राणाः शृणोति प्राणाः प्राणाः शृणोति शृणोति प्राणा वै वै प्राणाः शृणोति शृणोति प्राणा वै प्राणा वै वै प्राणाः प्राणा वा एत एते वै प्राणाः प्राणा वा एते प्राणा इति प्राणाः एत एते वै वा एते यद्यदेते वै वा एते यत् एते यद्यदेत एते यद्विदेवत्याद्विदेवत्या यदेत एते यद्विदेवत्याः यद्विदेवत्याद्विदेवत्या यद्यद्विदेवत्या अरिक्तान्यरिक्तानि द्विदेवत्या यद्यद्विदेवत्या अरिक्तानि द्विदेवत्या अरिक्तान्यरिक्तानि द्विदेवत्या अद्विदेवत्या अरिक्तानि पात्राणि पात्राण्यरिक्तानि द्विदेवत्या अद्विदेवत्या अरिक्तानि पात्राणि द्विदेवत्या इति द्विदेवत्याः अरिक्तानि पात्राणि पात्राण्यरिक्तान्यरिक्तानि पात्राणि साधयति साधयति पात्राण्यरिक्तान्यरिक्तानि पात्राणि साधयति पात्राणि साधयति साधयति पात्राणि पात्राणि साधयति तस्मात् तस्मात् साधयति पात्राणि पात्राणि साधयति तस्मात् साधयति तस्मात् तस्मात् साधयति साधयति तस्मादरिक्तास्तस्मात् साधयति साधयति तस्मादरिक्ताः तस्मादरिक्ता अरिक्तास्तस्मात् तस्मादरिक्ता अन्तरतो अन्तरतो अरिक्तास्तस्मात् तस्मादरिक्ता अन्तरतः रिक्ता अन्तरतो ओन्तरतो रिक्ता रिक्ता अन्तरतः प्राणाः प्राण अन्तरतो रिक्ता रिक्ता अन्तरतः प्राणाः अन्तरतः प्राणाः प्राण अन्तरतो अन्तरतः प्राणायतो यतः प्राण अन्तरतो ओन्तरतः प्राणायतः प्राणायतो यतः प्राणाः प्राणायतः खलु यतः प्राणाः प्राणायतः खलु प्राणादिति प्राणाः यतः खलु खलु यतो यतः खलु वै वै खलु यतो यतः खलु वै खलु वै वै खलु खलु वै यज्ञस्य यज्ञस्य वै खलु खलु वै यज्ञस्य वै यज्ञस्य यज्ञस्य वै वै यज्ञस्य विदधस्य विदधस्य यज्ञस्य वै वै यज्ञस्य विदधस्य यज्ञस्य विदधस्य विदधस्य यज्ञस्य यज्ञस्य विदधस्य न विदधस्य यज्ञस्य यज्ञस्य विदधस्य न विदधस्य न विदधस्य विदधस्य न क्रियते क्रियते न विदधस्य विदधस्य न क्रियते विदधस्येति वितधस्य न क्रियते क्रियते न क्रियते तत्तत् क्रियते न क्रियते तत् क्रियते तत्तत् क्रियते क्रियते तदन्मनु तत् क्रियते क्रियते तदनु तदन्मनु तत्तदनु यज्ञै यज्ञमनु तत्तदनु यज्ञम् अनुयज्ञै यज्ञमन्मनु यज्ञगो रक्षागुंसि रक्षागुंसि यज्ञमन्मनु यज्ञगो रक्षागुंसि यज्ञगो रक्षागुंसि रक्षागुंसि यज्ञै यज्ञगो रक्षागस्य वा रक्षागुंसि यज्ञै यज्ञगो रक्षागस्य वा रक्षागस्य वा वरक्षागुंसि रक्षागुस्यव चरन्ति चरन्त्य वरक्षागुंसि रक्षागुस्यव चरन्ति अवचरन्ति चरन्त्य वावचरन्ति यद्यच्चरन्त्य वावचरन्ति यद् चरन्ति यद्यच्चरन्ति चरन्ति यदरिक्तान्यरिक्तानि यच्चरन्ति चरन्ति यदरिक्तानि यदरिक्तान्यरिक्तानि यद्यदरिक्तानि पात्राणि पात्राण्यरिक्तानि यद्यदरिक्तानि पात्राणि अरिक्तानि पात्राणि पात्राण्यरिक्तान्यरिक्तानि पात्राणि साधयति साधयति पात्राण्यरिक्तान्यरिक्तानि पात्राणि साधयति पात्राणि साधयति साधयति पात्राणि पात्राणि साधयति क्रियमाणम् क्रियमाणको साधयति पात्राणि पात्राणि साधयति क्रियमाणम् साधयति क्रियमाणम् क्रियमाणको साधयति साधयति क्रियमाणमेवैव क्रियमाणको साधयति साधयति क्रियमाणमेव क्रियमाणमेवैव क्रियमाणम् क्रियमाणमेव तत्तदेव क्रियमाणम् क्रियमाणमेव तत् एव तत्तदेवैव तद्यज्ञस्य यज्ञस्य तदेवैव तद्यज्ञस्य तद्यज्ञस्य यज्ञस्य तत्तद्यज्ञस्य शये शये यज्ञस्य तत्तद्यज्ञस्य शये यज्ञस्य शये शये यज्ञस्य यज्ञस्य शये रक्षसागो रक्षसागो शये यज्ञस्य यज्ञस्य शये रक्षसाम् शये रक्षसागो रक्षसागो शये शये रक्षसामनन्मवचारायानन्मवचाराय रक्षसागो शये शये रक्षसामनन्मवचाराय रक्षसामनन्मवचारायानन्मवचाराय रक्षसागो रक्षसामनन्मवचाराय दक्षिणस्य रक्षणस्यानन्मवचाराय रक्षसागो रक्षसामनन्मवचाराय दक्षिणस्य अनन्मवचाराय दक्षिणस्य दक्षिणस्यानन्मवचारायानन्मवचाराय दक्षिणस्यावृद्धानस्यावृद्धानस्य दक्षिणस्यानन्मवचारायानन्मवचाराय दक्षिणस्यावृद्धानस्य अनन्मवचारायेत्यनन्मवचाराय दक्षिणस्यावृद्धानस्यावृद्धानस्य दक्षिणस्य दक्षिणस्यावृद्धानस्योत्तरस्यामुत्तरस्यागोहवृद्धानस्य दक्षिणस्य दक्षिणस्यावृद्धानस्योत्तरस्याम् अवृद्धानस्योत्तरस्यामुत्तरस्यागोहवृद्धानस्य अवृद्धानस्योत्तरस्याम् वर्तन्याम् वर्तन्यामुत्तरस्यागोहवृद्धानस्य अवृद्धानस्योत्तरस्याम् वर्तन्याम् अवृद्धानस्येति हविः धानस्य उत्तरस्याम् वर्तन्याम् वर्तन्यामुत्तरस्यामुत्तरस्याम् वर्तन्यागुंसादयति साधयति वर्तन्यामुत्तरस्यामुत्तरस्याम् वर्तन्यागुंसादयति उत्तरस्यामित्युदुत्तरस्याम् वर्तन्यागुंसादयति साधयति वर्तन्याम् वर्तन्यागुंसादयति वाचि वाचि साधयति वर्तन्याम् वर्तन्यागुंसादयति वाचि साधयति वाचि वाचि साधयति साधयति वाच्येवैव वाचि साधयति साधयति वाच्येव वाच्येवैव वाचि वाच्येव वाचम् वाचमेव वाचि वाच्येव वाचम् एव वाचम् वाचमेवैव वाचम् दधाति दधाति वाचमेवैव वाचम् दधाति वाचम् दधाति दधाति वाचम् वाचम् दधात्या दधाति वाचम् वाचम् दधात्या दधात्या दधाति दधात्या तृतीयसमनात् तृतीयसमनादातधाति दधात्या तृतीयसमनात् आतृतीयसमनात् तृतीयसमनादातृतीयसमनात् परिपरि तृतीयसमनादातृतीयसमनात् परि तृतीयसमनात् परिपरि तृतीयसमनात् तृतीयसमनात् परिशेरे शेरे परि तृतीयसमनात् तृतीयसमनात् परिशेरे तृतीयसमनादिति तृतीया समनात् परिशेरे शेरे परि परिशेरे यज्ञस्य यज्ञस्य शेरे परि परिशेरे यज्ञस्य शेरे यज्ञस्य यज्ञस्य शेरे शेरे यज्ञस्य सन्तत्यै सन्तत्यै यज्ञस्य शेरे शेरे यज्ञस्य सन्तत्यै यज्ञस्य सन्तत्यै सन्तत्यै यज्ञस्य यज्ञस्य सन्तत्यै सन्तत्या इति सन्तत्यै बृहस्पतिर्देवानाम् देवानाम् बृहस्पतिर्बृहस्पतिर्देवानाम् पुरोहितः पुरोहितो देवानाम् बृहस्पतिर्बृहस्पतिर्देवानाम् पुरोहितः देवानाम् पुरोहितः पुरोहितो देवानाम् देवानाम् पुरोहित आसीदासीत् पुरोहितो देवानाम् देवानाम् पुरोहित आसीत् पुरोहित आसीदासीत् पुरोहितः पुरोहित आसीत् छन्दामृक्कौ छन्दामृक्कावासीत् पुरोहितः पुरोहित आसीत् छन्दामृक्कौ पुरोहित इति पुरः इतः आसीच्छन्दामर्कौ छन्दामर्कावासीदासीच्छन्दामर्कावसुराणामसुराणाकौषण्डामर्कावासीदासीच्छन्दामर्कावसुराणाम् छन्दामर्कावसुराणामसुराणाकौषण्डामर्कौषण्डामर्कावसुराणाम् ब्रह्मण्वन्तो ब्रह्मण्वन्तोऽसुराणाकौषण्डामर्कौषण्डामर्कावसुराणाम् ब्रह्मण्वन्तः छन्दामर्काविति छन्दामर्कौ असुराणाम् ब्रह्मण्वन्तो ब्रह्मण्वन्तोऽसुराणामसुराणाम् ब्रह्मण्वन्तो देवा देवा ब्रह्मण्वन्तोऽसुराणामसुराणाम् ब्रह्मण्वन्तो देवाः ब्रह्मण्वन्तो देवा देवा ब्रह्मण्वन्तो ब्रह्मण्वन्तो देवा आसन्नासन् देवा ब्रह्मण्वन्तो ब्रह्मण्वन्तो देवा आसन् ब्रह्मण्वन्त इति ब्रह्मण् वन्तः देवा आसन्नासन् देवा देवा आसन् ब्रह्मण्वन्तो ब्रह्मण्वन्त आसन् देवा देवा आसन् ब्रह्मण्वन्तः आसन् ब्रह्मण्वन्तो ब्रह्मण्वन्त आसन्नासन् ब्रह्मण्वन्तोऽसुरा असुरा ब्रह्मण्वन्त आसन्नासन् ब्रह्मण्वन्तोऽसुरा ब्रह्मण्वन्तोऽसुरा असुरा ब्रह्मण्वन्तो ब्रह्मण्वन्तोऽसुरास्ते देसुरा ब्रह्मण्वन्तो ब्रह्मण्वन्तोऽसुरास्ते ब्रह्मण्वन्त इति ब्रह्मण्णो वन्तः असुरास्ते देसुरा असुरास्ते न्योऽन्यस्तेऽसुरा असुरास्तेऽन्यः तेऽन्योऽन्यस्ते देऽन्योऽन्यमन्यमन्यस्ते देऽन्योऽन्यम् अन्योऽन्यमन्यमन्योऽन्योऽन्यन्ननान्यमन्योऽन्योऽन्यन्न अन्यन्ननान्यमन्यन्नाशक्नुवन्नशक्नुवन्नान्यमन्यन्नाशक्नुवन्नाशक्नुवन्नशक्नुवन्नभिभवितुमभिभवितुमशक्नुवन्ननाशक्नुवन्नभिभवितुम् अशक्नुवन्नभिभवितमभिभवितुमशक्नुवन्नशक्नुवन्नभिभवितम् ते अभिभवितम् ते भिभवितमभिभवितुम् ते देवा देवास्ते भिभवितुमभिभवितुम् ते देवाः अभिभवितुमित्यभिभवितुम् ते देवा देवास्ते ते देवाः षण्डामर्कौ षण्डामर्कौ देवास्ते ते देवाः षण्डामर्कौ देवाः षण्डामर्कौ षण्डामर्कौ देवा देवाः षण्डामर्कावुपोप षण्डामर्कौ देवा देवाः षण्डामर्कावुप षण्डामर्कावुपोपषण्डामर्कौषण्डामर्कावुपामन्त्रयन्तामन्त्रयन्तोपषण्डामर्कौषण्डामर्कावुपामन्त्रयन्त षण्डामर्काविति षण्डामर्कौ उपामन्त्रयन्तामन्त्रयन्तोपोपामन्त्रयन्ततौ तावमन्त्रयन्तोपोपामन्त्रयन्ततौ अमन्त्रयन्ततौ तावमन्त्रयन्तामन्त्रयन्ततावब्रूताम्ब्रूताम् तावमन्त्रयन्तामन्त्रयन्ततावब्रूताम् तावब्रूतामब्रूतान्तौ तावब्रूतां वरं वरमब्रूतान्तौ तावब्रूतां वरम् अब्रूतां वरं वरमब्रूतामब्रूतां वरं वृणावहै वृणावहै वरमब्रूतामब्रूतां वरं वृणावहै वरं वृणावहै वृणावहै वरं वरं वृणावहै ग्रहौ ग्रहौ वृणावहै वरं वरं वृणावहै ग्रहौ वृणावहै ग्रहौ ग्रहौ वृणावहै वृणावहै ग्रहावेवैव ग्रहौ वृणावहै वृणावहै ग्रहावेव ग्रहावेवैव ग्रहौ ग्रहावेवनौ नावेव ग्रहौ ग्रहावेवनौ एवनौ नावेवैव नावत्रात्र नावेवैव नावत्र नावत्रात्रनौ नावत्राप्यप्यत्र नौ नावत्रापि अत्राप्यप्यत्रात्रापि गृह्येताम् गृह्येतामप्यत्रात्रापि गृह्येताम् अभिगृह्येताम् गृह्येतामप्यपि गृह्येतामितीति गृह्येतामप्यपि गृह्येतामिति गृह्येतामिति गृह्येताम् गृह्येतामिति ताभ्यान्ताभ्यामिति गृह्येताम् गृह्येतामिति ताभ्याम् इति ताभ्यान्ताभ्यामिति ताभ्यामेतावेतौ ताभ्यामिति ताभ्यामेतौ ताभ्यामेतावेतौ ताभ्यान्ताभ्यामेतौ शुक्रामञ्जनौ शुक्रामञ्जनावेतौ ताभ्यान्ताभ्यामेतौ शुक्रामञ्जनौ एतौ शुक्रामञ्जनौ शुक्रामञ्जनावेतावेतौ शुक्रामञ्जनावगृह्णन्न गृह्णन् शुक्रामञ्जनावेतावेतौ शुक्रामञ्जनावगृह्णन् शुक्रामञ्जनावगृह्णन्न गृह्णन् शुक्रामञ्जनौ शुक्रामञ्जनावगृह्णन्ततस्ततो गृह्णन् शुक्रामञ्जनौ शुक्रामञ्जनावगृह्णन्ततः शुक्रामञ्जनाविति शुक्रामञ्जनौ अगृह्णन्ततस्ततो गृह्णन्न गृह्णन्ततो देवा देवास्ततो गृह्णन्न गृह्णन्ततो देवाः ततो देवा देवास्ततस्ततो देवा अभवन्नभवन् देवास्ततस्ततो देवा अभवन् देव अभवन्नभवन् देवादेव अभवन्परा पराभवन् देवादेव अभवन्पराः अभवन्परा पराभवन्नभवन् परासुरा असुराः पराभवन्नभवन् परासुराः परासुरा असुराः परा परासुरा यस्य यस्यासुराः परा परासुरा यस्य असुरा यस्य यस्यासुरा असुरा यस्यैवमेव यस्यासुरा असुरा यस्यैवम् यस्यैवमेव यस्य यस्यैवम् विदुष विदुष एवम् यस्य यस्यैवम् विदुषः एवम् विदुष विदुष एवमेवम् विदुष शुक्रामन्थनौ शुक्रामन्थनौ विदुष एवमेवम् विदुष शुक्रामन्थनौ विदुष शुक्रामन्थनौ शुक्रामन्थनौ विदुषो विदुष शुक्रामन्थनौ दृश्येते दृश्येते शुक्रामन्थनौ विदुषो विदुष शुक्रामन्थनौ दृश्येते शुक्रामन्थनौ गृह्येते गृह्येते शुक्रामन्थनौ शुक्रामन्थनौ गृह्येते भवति भवति गृह्येते शुक्रामन्थनौ शुक्रामन्थनौ गृह्येते भवति शुक्रामन्थनाविति शुक्रामन्थनौ गृह्येते भवति भवति गृह्येते गृह्येते भवत्यात्मनात्मना भवति गृह्येते गृह्येते भवत्यात्मनः गृह्येते इति गृह्येते भवत्यात्मनात्मना भवति भवत्यात्मना परापरात्मना भवति भवत्यात्मना परा आत्मना परा परात्मनात्मना परास्यास्य परात्मनात्मना परास्य परास्यास्य परापरास्य भ्रातृव्यो भ्रातृव्योऽस्य परापरास्य भ्रातृव्यः अस्य भ्रातृव्यो भ्रातृव्योऽस्यास्य भ्रातृव्यो भवति भवति भ्रातृव्योऽस्यास्य भ्रातृव्यो भवति भ्रातृव्यो भवति भवति भ्रातृव्यो भ्रातृव्यो भवति तौ तौ भवति भ्रातृव्यो भ्रातृव्यो भवति तौ भवति भवति तौ देवादेवास्तौ भवति भवति तौ देवाः तौ देवादेवास्तौ तौ देवा अपनुज्य देवास्तौ तौ देवा अपनुज्य देवा अपनुज्यापनुज्य देवादेव अपनुज्यात्मन आत्मनेपनुज्य देवादेव अपनुज्यात्मने अपनुज्यात्मन आत्मनेपनुज्यापनुज्यात्मन इन्द्रायेन्द्रायात्मनेपनुज्यापनुज्यात्मन इन्द्राय अपनुज्येत्यपानुज्य आत्मन इन्द्रायेन्द्रायात्मन आत्मन इन्द्रायाजुहवरजहवरिन्द्रायात्मन आत्मन इन्द्रायाजुहवुः इन्द्रायाजुहवरजहवरिन्द्रायेन्द्रायाजुहवरपनुत्तापनुत्तावजुहवरिन्द्रायेन्द्रायाजुहवरपनुत्तौ अजुहवरपनुत्तावपनुत्तावजुहवरजहवरपनुत्तौ षण्डामर्कौषण्डामर्कावपनुत्तावजुहवरजहवरपनुत्तौ षण्डामर्कौ अपनुत्तौ षण्डामर्कौ षण्डामर्कावपनुत्तावपनुत्तौ षण्डामर्कौ सह सह षण्डामर्कावपनुत्तावपनुत्तौ षण्डामर्कौ सह अपनुत्तावित्यपनुत्तौ षण्डामर्कौ सह सह षण्डामर्कौ षण्डामर्कौ सहामुना मुना सह षण्डामर्कौ षण्डामर्कौ सहामुना षण्डामर्काविति षण्डामर्कौ सहामुनामुना सह सहामुनेतीत्यमुना सह सहामुनेति अमुनेतीत्यमुनामुनेति ब्रूयात् ब्रूयादित्यमुनामुनेति ब्रूयात् इति ब्रूयात् ब्रूयादितीति ब्रूयाद्यञ्यम् ब्रूयादितीति ब्रूयाद्यम् ब्रूयाद्यञ्यम् ब्रूयात् ब्रूयाद्यम् विश्याद्विश्याद्यम् ब्रूयात् ब्रूयाद्यम् विश्याद् यम् विश्याद्विश्याद्यञ्यम् विश्याद्यञ्यम् विश्याद्यञ्यम् विश्याद्यम् विश्याद्यञ्यम् विश्याद्विश्याद्यमेवैवयम् विश्याद्विश्याद्यमेव यमेवैवयञ्यमेव द्वेष्टि द्वेष्ट्येवयञ्यमेव द्वेष्टि एव द्वेष्टि द्वेष्ट्येवैव द्वेष्टि तेन तेन द्वेष्ट्येवैव द्वेष्टि तेन द्वेष्टि तेन तेन द्वेष्टि द्वेष्टि तेनैनावेनौ तेन द्वेष्टि द्वेष्टि तेनैनौ तेनैनावेनौ तेन तेनैनौ सह सहैनौ तेन तेनैनौ सह येनौ सह सहैनावेनौ सह पापसहैनावेनौ सहाप सह पापसह सहापनुदते नुदतेऽप सह सहापनुदते अपनुदते नुदते पापनुदते स समुदते पापनुदते सः नुदते स समुदते नुदते स प्रथमः प्रथमः सनुदते नुदते स प्रथमः सप्रथमः प्रथमस्य सप्रथमः सङ्कृतिः सङ्कृतिः प्रथमस्य सप्रथमः सङ्कृतिः प्रथमः सङ्कृतिः सङ्कृतिः प्रथमः प्रथमः सङ्कृतिर्विश्वकर्मा विश्वकर्मा सङ्कृतिः प्रथमः प्रथमः सङ्कृतिर्विश्वकर्मा सङ्कृतिर्विश्वकर्मा विश्वकर्मा सङ्कृतिः सङ्कृतिर्विश्वकर्मेति इति विश्वकर्मा सङ्कृतिः सङ्कृतिर्विश्वकर्मेति सङ्कृतिः विश्वकर्मेति इति विश्वकर्मा विश्वकर्मेत्येवैवेति विश्वकर्मा विश्वकर्मेत्येव विश्वकर्मेति विश्वकर्मा इत्येवैवेति इत्येवैनावेनावेवेतीत्येवैनौ एवैनावेनावेवैवैनावात्मन आत्मन एनावेवैवैनावात्मने एनावात्मन आत्मन एनावेनावात्मन इन्द्रायेन्द्रायात्मन एनावेनावात्मन इन्द्राय आत्मन इन्द्रायेन्द्रायात्मन आत्मन इन्द्रायाजुहवरजुहवरिन्द्रायात्मन आत्मन इन्द्रायाजुहवुः इन्द्रायाजुहवरजुहवरिन्द्रायेन्द्रायाजुहवरिन्द्र इन्द्रोजुहवरिन्द्रायेन्द्रायाजुहवरिन्द्रः अजुहवरिन्द्र इन्द्रो जुहवरजुहवरिन्द्रो हिन्द्रो जुहवरजुहवरिन्द्रो हि इन्द्रो हिन्द्र इन्द्रो ह्येतान्येतानि हीन्द्र इन्द्रो ह्येतानि ह्येतान्येतानि ह्येतानि रूपाणि रूपाण्येतानि ह्येतानि रूपाणि एतानि रूपाणि रूपाण्येतान्येतानि रूपाणि करिक्रत् करिक्रद्रूपाण्येतान्येतानि रूपाणि करिक्रत् रूपाणि करिक्रत् करिक्रद्रूपाणि रूपाणि करिक्रदचरदचरत् करिक्रद्रूपाणि रूपाणि करिक्रदचरत् करिक्रदचरदचरत् करिक्रत् करिक्रदचरदसावसावचरत् करिक्रत् करिक्रदचरदसौ अचरदसावसावचरदचरदसौ वै वा असावचरदचरदसौ वै असौ वै वा असावसौ वा आदित्य आदित्यो वा असावसौ वा आदित्यः वा आदित्य आदित्यो वै वा आदित्यः शुक्रः शुक्र आदित्यो वै वा आदित्यः शुक्रः आदित्यः शुक्रः शुक्र आदित्य आदित्यः शुक्रश्चन्द्रमाश्चन्द्रमाः शुक्र आदित्य आदित्यः शुक्रश्चन्द्रमाः शुक्रश्चन्द्रमाश्चन्द्रमाः शुक्रः शुक्रश्चन्द्रमा मन्थी मन्थी चन्द्रमाः शुक्रः शुक्रश्चन्द्रमा मन्थी चन्द्रमा मन्थी मन्थी चन्द्रमाश्चन्द्रमा मन्थ्य विगृह्य विगृह्य मन्थी चन्द्रमाश्चन्द्रमा मन्थ्य विगृह्य मन्थ्यविगृह्य मन्थी मन्थ्य विगृह्य प्राञ्चौ प्राञ्चावविगृह्य मन्थी मन्थ्य विगृह्य प्राञ्चौ अविगृह्य प्राञ्चौ प्राञ्चावविगृह्याविगृह्य प्राञ्चौ निर्निष्प्राञ्चावविगृह्याविगृह्य प्राञ्चौनि अभिगृह्येत्यभिगृह्य प्राञ्चौ निर्निष्प्राञ्चौ प्राञ्चौ निष्क्रामतः क्रामतो निष्प्राञ्चौ प्राञ्चौ निष्क्रामतः निष्क्रामतः क्रामतो निर्निष्क्रामतस्तस्मात् तस्मात् क्रामतो निर्निष्क्रामतस्तस्मात् क्रामतस्तस्मात् तस्मात् क्रामतः क्रामतस्तस्मात् प्राञ्चौ प्राञ्चौ तस्मात् क्रामतः क्रामतस्तस्मात् प्राञ्चौ तस्मात् प्राञ्चौ प्राञ्चौ तस्मात् तस्मात् प्राञ्चौ यन्तौ यन्तौ प्राञ्चौ तस्मात् तस्मात् प्राञ्चौ यन्तौ प्राञ्चौ यन्तौ यन्तौ प्राञ्चौ प्राञ्चौ यन्तौ नमयन्तौ प्राञ्चौ प्राञ्चौ यन्तौ न यन्तौ नमयन्तौ यन्तौ न पश्यन्ति पश्यन्ति नयन्तौ यन्तौ न पश्यन्ति न पश्यन्ति पश्यन्ति न पश्यन्ति प्रत्यञ्चौ प्रत्यञ्चौ पश्यन्ति न पश्यन्ति प्रत्यञ्चौ पश्यन्ति प्रत्यञ्चौ प्रत्यञ्चौ पश्यन्ति पश्यन्ति प्रत्यञ्चा वावृत्यावृत्य प्रत्यञ्चौ पश्यन्ति पश्यन्ति प्रत्यञ्चा वावृत्य प्रत्यञ्चा वावृत्यावृत्य प्रत्यञ्चौ प्रत्यञ्चा वावृत्य जुहुतो जुहुत आवृत्य प्रत्यञ्चौ प्रत्यञ्चा वावृत्य जुहुत आवृत्य जुहुतो जुहुत आवृत्यावृत्य जुहुतस्तस्मात् तस्माद्युहुत आवृत्यावृत्य जुहुतस्तस्मात् आवृत्येत्यावृत्य जुहुतस्तस्मात् तस्माद्युहुतो जुहुतस्तस्मात् प्रत्यञ्चौ प्रत्यञ्चौ तस्माद्युहुतो जुहुतस्तस्मात् प्रत्यञ्चौ तस्मात् प्रत्यञ्चौ प्रत्यञ्चौ तस्मात् तस्मात् प्रत्यञ्चौ यन्तौ यन्तौ प्रत्यञ्चौ तस्मात् तस्मात् प्रत्यञ्चौ यन्तौ प्रत्यञ्चौ यन्तौ यन्तौ प्रत्यञ्चौ प्रत्यञ्चौ यन्तौ पश्यन्ति पश्यन्ति यन्तौ प्रत्यञ्चौ प्रत्यञ्चौ यन्तौ पश्यन्ति यन्तौ पश्यन्ति पश्यन्ति यन्तौ यन्तौ पश्यन्ति चक्षुषी चक्षुषी पश्यन्ति यन्तौ यन्तौ पश्यन्ति चक्षुषी पश्यन्ति चक्षुषी चक्षुषी पश्यन्ति पश्यन्ति चक्षुषी वै वै चक्षुषी पश्यन्ति पश्यन्ति चक्षुषी वै चक्षुषी वै वै चक्षुषी चक्षुषी वा एते एते वै चक्षुषी चक्षुषी वा एते चक्षुषी इति चक्षुषी वा एते एते वै वा एते यज्ञस्य यज्ञस्यैते वै वा एते यज्ञस्य एते यज्ञस्य यज्ञस्यैते एते यज्ञस्य यद्यज्ञस्यैते एते यज्ञस्य यद् एते इत्येते यज्ञस्य यद्यज्ञस्य यज्ञस्य यच्छुक्रामञ्जनौ शुक्रामञ्जनौ यद्यज्ञस्य यज्ञस्य यच्छुक्रामञ्जनौ यच्छुक्रामञ्जनौ शुक्रामञ्जनौ यद्यच्छुक्रामञ्जनौ नासिका नासिका शुक्रामञ्जनौ यद्यच्छुक्रामञ्जनौ नासिका शुक्रामञ्जनौ नासिका नासिका शुक्रामञ्जनौ शुक्रामञ्जनौ नासिकोत्तरवेदरुत्तरवेदन्नासिका शुक्रामञ्जनौ शुक्रामञ्जनौ नासिकोत्तरवेदि शुक्रामञ्जनाविदशुक्रामञ्जनौ नासिकोत्तरवेदरुत्तरवेदर्नासिका नासिकोत्तरवेदरभितोभिद उत्तरवेदर्नासिका नासिकोत्तरवेदरभितः उत्तरवेदरभितोभिद उत्तरवेदरुत्तरवेदरभितः परिक्रम्य परिक्रम्याभित उत्तरवेदरुत्तरवेदरभितः परिक्रम्य उत्तरवेदरित्युत्तरा वेदिः अभितः परिक्रम्य परिक्रम्याभितोभितः परिक्रम्य जुहतो जुहतः परिक्रम्याभितोभितः परिक्रम्य जुहतः परिक्रम्य जुहतो जुहतः परिक्रम्य जुहतस्तस्मात् तस्माद्युहतः परिक्रम्य जुहतस्तस्मात् परिक्रम्येति परिक्रम्य जुहतस्तस्मात् तस्माद्युहतो जुहतस्तस्मादभितोभितस्तस्माद्युहतो जुहतस्तस्मादभितः तस्मादभितोऽभितस्तस्मात्तस्मादभितो नासिकान्नासिकामभितस्तस्मात्तस्मादभितो नासिकाम् अभितो नासिकान्नासिकामभितोऽभितो नासिकाञ्चक्षुषी चक्षुषी नासिकामभितोऽभितो नासिकाञ्चक्षुषी नासिकाञ्चक्षुषी चक्षुषी नासिकान्नासिकाञ्चक्षुषी तस्मात्तस्माच्चक्षुषी नासिकान्नासिकाञ्चक्षुषी तस्मात् चक्षुषी तस्मात्तस्माच्चक्षुषी चक्षुषी तस्मान्नासिकया नासिकया तस्माच्चक्षुषी चक्षुषी तस्मान्नासिकया चक्षुषी इति चक्षुषी तस्मान्नासिकया नासिकया तस्मात्तस्मान्नासिकया चक्षुषी चक्षुषी नासिकया तस्मात्तस्मान्नासिकया चक्षुषी नासिकया चक्षुषी चक्षुषी नासिकया नासिकया चक्षुषी विधृते विधृते चक्षुषी नासिकया नासिकया चक्षुषी विधृते चक्षुषी विधृते विधृते चक्षुषी चक्षुषी विधृते सर्वतः सर्वतो विधृते चक्षुषी चक्षुषी विधृते सर्वतः चक्षुषी इति चक्षुषी विधृते सर्वतः सर्वतो विधृते विधृते सर्वतः परि परि सर्वतो विधृते विधृते सर्वतः परि विधृते इति विधृते सर्वतः परिपरि सर्वतः सर्वतः परिक्रामतः क्रामतः परि सर्वतः सर्वतः परिक्रामतः परिक्रामतः क्रामतः परिपरिक्रामतो रक्षसा गो रक्षसाम् क्रामतः परिपरिक्रामतो रक्षसाम् क्रामतो रक्षसा गो रक्षसाम् क्रामतः क्रामतो रक्षसामपहत्यापहत्यै रक्षसाम् क्रामतः क्रामतो रक्षसामपहत्यै रक्षसामपहत्यापहत्यै रक्षसा गो रक्षसामपहत्यै देवा देवा अपहत्यै रक्षसा गो रक्षसामपहत्यै देवा अपहत्यै देवा देवा अपहत्या अपहत्यै देवा वै वै देवा अपहत्या अपहत्यै देवा वै अपहत्या इत्यपाहत्यै देवा वै वै देवा देवा वैयाया वै देवा देवा वैयाः वैयाया वै वैयाः प्राचीः प्राचीर्या वै वैयाः प्राचीः याः प्राचीः प्राचीर्या याः प्राचीराहुतिराहुतेः प्राचीर्या याः प्राचीराहुतिः प्राचीराहुतेराहुतेः प्राचीः प्राचीराहुतेरजुहवरजुहवराहुतेः प्राचीः प्राचीराहुतेरजुहुः आहुतेरजुहवरजुहवराहुतेराहुतेरजुहवर्ये ये जुहवराहुतेराहुतेरजुहवर्ये आहुतेरित्याहुतिः अजुहवर्ये ये जुहवरजुहवर्ये पुरस्तात् पुरस्ताद्ये जुहवरजुहवर्ये पुरस्तात् ये पुरस्तात् पुरस्ताद्ये ये पुरस्तादसुरा असुराः पुरस्ताद्ये ये पुरस्तादसुराः पुरस्तादसुरा असुराः पुरस्तात् पुरस्तादसुरा आसन्नासन्नसुराः पुरस्तात् पुरस्तादसुरा आसन्न असुरा आसन्नासन्नसुरा असुरा आसन्तागुस्तानासन्नसुरा असुरा आसन्ता आसन्तागुस्तानासन्नासन्तागुस्ताभिस्ताभिस्तानासन्नासन्तागुस्ताभिः तागुस्ताभिस्ताभिस्तागुस्तागुस्ताभिः प्रप्रदाभिस्तागुस्तागुस्ताभिप्रा ताभिप्रप्रदाभिस्ताभिः प्राणदन्तानुदन्तप्रदाभिस्ताभिप्राणदन्त प्राणदन्तानुदन्तप्रप्राणदन्तया या अनुदन्तप्रप्राणदन्तयाः अनुदन्तया या अनुदन्तानुदन्तयाः प्रतीचीः प्रतीचेर्या अनुदन्तानुदन्तयाः प्रतीचीः याः प्रतीचीः प्रतीचेर्या याः प्रतीचेर्ये ये प्रतीचेर्या याः प्रतीचेर्ये प्रतीचेर्ये ये प्रतीचीः प्रतीचेर्ये पश्चात् पश्चाद्ये प्रतीचीः प्रतीचेर्ये पश्चात् ये पश्चात् पश्चाद्ये ये पश्चादसुरा असुराः पश्चाद्ये ये पश्चादसुराः पश्चादसुरा असुराः पश्चात् पश्चादसुरा आसन्नासन्नसुराः पश्चात् पश्चादसुरा आसन्न असुरा आसन्नासन्नसुरा असुरा आसन्तागुस्तानासन्नसुरा असुरा आसन्तान् आसन्तागुस्तानासन्नासन्तागुस्ताभिस्ताभिस्तानासन्नासन्तागुस्ताभिः अनुदन्तप्राचीः प्राचीरनुदन्तानुदन्तप्राचीरन्याः अन्याः प्राचीरनुदन्तानुदन्तप्राचीरन्याः प्राचीरन्या अन्याः प्राचीः प्राचीरन्या आहुतय आहुतयोऽन्याः प्राचीः प्राचीरन्या आहुतयः अन्या आहुतय आहुतयोऽन्या अन्या आहुतयो हूयन्ते हूयन्त आहुतयोऽन्या अन्या आहुतयो हूयन्ते आहुतयो हूयन्ते हूयन्त आहुतय आहुतयो हूयन्ते प्रत्यञ्चौ प्रत्यञ्चो हूयन्त आहुतय आहुतयो हूयन्ते प्रत्यञ्चौ आहुतय इत्याहुतयः हूयन्ते प्रत्यञ्चौ प्रत्यञ्चौ हूयन्ते हूयन्ते प्रत्यञ्चौ शुक्रामञ्जनो शुक्रामञ्जनौ प्रत्यञ्चौ हूयन्ते हूयन्ते प्रत्यञ्चौ शुक्रामञ्जनौ प्रत्यञ्चौ शुक्रामञ्जनौ शुक्रामञ्जनौ प्रत्यञ्चौ प्रत्यञ्चौ शुक्रामञ्जनौ पश्चात् पश्चात् शुक्रामञ्जनौ प्रत्यञ्चौ प्रत्यञ्चौ शुक्रामञ्जनौ पश्चात् शुक्रामञ्जनो पश्चात् पश्चाच्छुक्रामञ्जनो शुक्रामञ्जनो पश्चाच्चित पश्चाच्छुक्रामञ्जनो शुक्रामञ्जनो पश्चाच्च शुक्रामञ्जनाविति शुक्रामञ्जनो पश्चाच्चित पश्चात् पश्चाच्चैवैव च पश्चात् पश्चाच्चैव चैवैव चैव पुरस्तात् पुरस्तादेव चैव पुरस्तात् एव पुरस्तात् पुरस्तादेवैव पुरस्ताच्चित पुरस्तादेवैव पुरस्ताच्च पुरस्ताच्चित पुरस्तात् पुरस्ताच्च यजमानो यजमानश्च पुरस्तात् पुरस्ताच्च यजमानः चैतमानो यजमानश्च चैतमानो भ्रातृव्यान् भ्रातृव्यान् यजमानश्च चैतमानो भ्रातृव्यान् यजमानो भ्रातृव्यान् भ्रातृव्यान् यजमानो यजमानो भ्रातृव्यान् प्रप्रभ्रातृव्यान् यजमानो यजमानो भ्रातृव्यान् प्र भ्रातृव्यान् प्रप्रभ्रातृव्यान् भ्रातृव्यान् प्रणुदते नुदते प्रभ्रातृव्यान् भ्रातृव्यान् प्रणुदते प्रणुदते नुदते प्रप्रणुदते तस्मात् तस्मान्नुदते प्रप्रणुदते तस्मात् नुदते तस्मात् तस्मान्नुदते नुदते तस्मात् पराजेः पराजेस्तस्मान्नुदते नुदते तस्मात् पराजेः तस्मात् पराजेः पराजेस्तस्मात् तस्मात् पराजेः प्रजाः प्रजाः पराजेस्तस्मात् तस्मात् पराजेः प्रजाः पराजेः प्रजाः प्रजाः पराजेः पराजेः प्रजाः प्रप्रजाः पराजेः पराजेः प्रजाः प्रजाः प्रप्रजाः प्रजाः प्रवीयन्ते वीयन्ते प्रप्रजाः प्रजाः प्रवीयन्ते प्रजाः इति प्राजाः प्रवीयन्ते वीयन्ते प्रप्रवीयन्ते प्रतीचीः प्रतीचीर्वीयन्ते प्रप्रवीयन्ते प्रतीचीः वीयन्ते प्रतीचीः प्रतीचीर्वीयन्ते वीयन्ते प्रतीचीर्जायन्ते जायन्ते प्रतीचीर्वीयन्ते वीयन्ते प्रतीचीर्जायन्ते प्रतीचीर्जायन्ते जायन्ते प्रतीचीः प्रतीचीर्जायन्ते शुक्रामञ्जनो शुक्रामञ्जनो जायन्ते प्रतीचीः प्रतीचीर्जायन्ते शुक्रामञ्जनो जायन्ते शुक्रामञ्जनो शुक्रामञ्जनो जायन्ते जायन्ते शुक्रामञ्जनौ वै वै शुक्रामञ्जनौ जायन्ते जायन्ते शुक्रामञ्जनौ वै शुक्रामञ्जनौ वै वै शुक्रामञ्जनौ शुक्रामञ्जनौ वा अन्वनु वै शुक्रामञ्जनौ शुक्रामञ्जनौ वा अनु शुक्रामञ्जनामिति शुक्रामञ्जनौ वा अन्वनु वै वा अनुप्रजाः प्रजा अनु वै वा अनुप्रजाः अनुप्रजाः प्रजा अन्वनुप्रजाः प्रप्रप्रजा अन्वनुप्रजाः प्र प्रजाः प्रप्रप्रजाः प्रजाः प्रजायन्ते जायन्ते प्रप्रजाः प्रजाः प्रजायन्ते प्रजायन्ते जायन्ते प्रप्रजायन्ते त्रीरत्रीर्जायन्ते प्रप्रजायन्ते त्रीः जायन्ते त्रीरत्रीर्जायन्ते जायन्ते त्रीश्च चात्रीर्जायन्ते जायन्ते त्रीश्च अत्रीश्च चात्रीरत्रीश्चाद्या आद्याश्चात्रीरत्रीश्चाद्याः चाद्या आद्याश्च चाद्याश्च चाद्याश्च चाद्याश्च आद्याश्च चाद्या आद्याश्च सुवीराः सुवीराश्चाद्या आद्याश्च सुवीराः सुवीराः सुवीराश्च सुवीराः प्रजाः प्रजाः सुवीराश्च सुवीराः प्रजाः सुवीराः प्रजाः प्रजाः सुवीराः सुवीराः प्रजाः प्रजनयन् प्रजनयन् प्रजाः सुवीराः सुवीराः प्रजाः प्रजनयन् सुवीरा इति सुवीराः प्रजाः प्रजनयन् प्रजनयन् प्रजाः प्रजाः प्रजनयन् परिपरि प्रजनयन् प्रजाः प्रजाः प्रजनयन् परि प्रजा इति प्राजाः प्रजनयन् परिपरि प्रजनयन् प्रजनयन् परिः परिप्रजनयन् प्रजनयन् परिः प्रजनयन् इति प्राजनयन् परीः परिपरिः शुक्रशुक्र इः परिपरिः शुक्रः ये शुक्रशुक्र इः शुक्रशुक्रशोदिशा शुक्रशोदिशा शुक्र इः शुक्रशुक्रशोदिशा शुक्रशुक्रशोदिशा शुक्रशोदिशा शुक्रशुक्रशुक्रशोदिशा सुप्रजाः सुप्रजाः शुक्रशोदिशा शुक्रशुक्रशुक्रशोदिशा सुप्रजाः शुक्रशोदिशा सुप्रजाः सुप्रजाः शुक्रशोदिशा शुक्रशोदिशा सुप्रजाः प्रजाः प्रजाः सुप्रजाः शुक्रशोदिशा शुक्रशोदिशा सुप्रजाः प्रजाः शुक्रशोचिषेति शुक्राशोचिषाः सुप्रजाः प्रजाः प्रजाः सुप्रजाः सुप्रजाः प्रजाः प्रजनयन् प्रजनयन् प्रजाः सुप्रजाः सुप्रजाः प्रजाः प्रजनयन् सुप्रजा इति सुप्रजाः प्रजाः प्रजनयन् प्रजनयन् प्रजाः प्रजाः प्रजनयन् परिपरि प्रजनयन् प्रजाः प्रजाः प्रजनयन् परि प्रजा इति प्राजाः प्रजनयन् परिपरि प्रजनयन् प्रजनयन् परिः परिप्रजनयन् प्रजनयन् परिः प्रजनयन्निति प्राजनयन् हरिः परिपरिः मन्थी मन्थी हिपरिपरिः मन्थी हि मन्थी मन्थीः हि मन्थी मन्थिषोदिषा मन्थिषोदिषा मन्थीः मन्थी मन्थिषोदिषा मन्त्री मन्त्रिशोचिषा मन्त्रिशोचिषा मन्त्री मन्त्री मन्त्रिशोचिषेतीति मन्त्रिशोचिषा मन्त्री मन्त्री मन्त्रिशोचिषेति मन्त्रिशोचिषेतीति मन्त्रिशोचिषा मन्त्रिशोचिषेत्याः हेतु मन्त्रिशोचिषा मन्त्रिशोचिषेत्याः मन्त्रिशोचिषेति मन्त्री शोचिषाः इत्याहेदीत्याहैता एता आहेदीत्याहैताः आहैता एता आहैता वै वा एता आहैता वै एता वै वा एता एता वै सुवीरा वा एता एता वै सुवीराः वै सुवीराः सुवीरा वै वै सुवीराया या सुवीरा वै वै सुवीरायाः सुवीराया या सुवीरा सुवीराया अत्रिरत्रेर्या सुवीरा सुवीराया अत्रीः सुवीरा इति सोवीराः या अत्रिरत्रेर्याया अत्रिरेता एता अत्रिर्याया अत्रिरेताः अत्रिरेता एता अत्रिरत्रिरेताः सुप्रजाः सुप्रजा एता अत्रिरत्रिरेताः सुप्रजाः एताः सुप्रजाः सुप्रजा एता एताः सुप्रजाया या सुप्रजा एता एताः सुप्रजायाः सुप्रजाया या सुप्रजा सुप्रजाया आद्या आद्या या सुप्रजा सुप्रजाया आद्याः सुप्रजा इति सुप्रजाः या आद्या आद्याया या आद्यायो य आद्याया या आद्यायः आद्यायो य आद्या आद्याय एवमेव य आद्या आद्याय एवम् य एवमेव यो य एवम् वेद वेदैवयो य एवम् वेद एवम् वेद वेदैवमेवम् वेदात्र्यत्रिवेदैवमेवम् वेदात्री वेदात्र्यत्रिवेद वेदात्र्यस्या स्यात्रिवेद वेदात्र्यस्या अत्र्यस्यास्यात्र्याः अत्र्यस्य प्रजा प्रजा स्यात्र्याः अत्र्यस्य प्रजा अस्य प्रजा प्रजा स्यास्य प्रजा जायते जायते प्रजा स्यास्य प्रजा जायते प्रजा जायते जायते प्रजा प्रजा जायते न जायते प्रजा प्रजा जायते न प्रजेति प्राजा जायते न जायते जायते नाद्या आद्या न जायते जायते नाद्या नाद्या आद्यानाद्याः प्रजापतेः प्रजापतेराद्यानाद्याः प्रजापतेः आद्याः प्रजापतेः प्रजापतेराद्याः आद्याः प्रजापतेरक्ष्यक्षि प्रजापतेराद्याः आद्याः प्रजापतेरक्षि प्रजापतेरक्ष्यक्षि प्रजापतेः प्रजापतेरक्ष्यश्वयदश्वयरक्षि प्रजापतेः प्रजापतेरक्ष्यश्वयद प्रजापतेरिति प्रजापतेः अक्ष्यश्वयदश्वयदक्ष्यक्ष्यश्वयत्तत्तदश्वयदक्ष्यक्ष्यश्वयत्तद अश्वयत्तत्तदश्वयदश्वयत्तत्परापरातदश्वयदश्वयत्तत्पराः अपरापरातत्तत्परापदपदपदपरापदत्तत्तदपदपदपरापदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदपदप विकङ्कतम् प्रविकङ्कतम् तत्तद्विकङ्कतम् प्र विकङ्कतम् प्रविकङ्कतम् विकङ्कतम् प्राविशत विषप्रविकङ्कतम् विकङ्कतम् प्राविशत विकङ्कतमिति विकङ्कतम् प्राविशदविशत्प्रप्राविशत्तत्तदविशत्प्रप्राविशत्तद् अविशत्तत्तदविशदविशत्तद्विकङ्कते विकङ्कते तदविशदविशत्तद्विकङ्कते तद्विकङ्कते विकङ्कते तत्तद्विकङ्कते न विकङ्कते तत्तद्विकङ्कतेन विकङ्कते न विकङ्कते विकङ्कते नारमतारमत न विकङ्कते विकङ्कते नारमत विकङ्कत इति विकङ्कते नारमतारमत न नारमत तत्तदरमत न नारमत तत् अरमत तत्तदरमतारमतद्यवय्यवम् तदरमतारमतद्यवम् तद्यवय्यवम् तत्तद्यवम् प्रप्रयवम् तत्तद्यवम् प्रयवम् प्रप्रयवय्यवम् प्राविशदविशप्रयवय्यवम् प्राविशत् प्राविशदविशप्रप्राविशत्तत्तदविशप्रप्राविशत्तद् अविशत्तत्तदविशदविशत्तद्यवेयवेतदविशदविशत्तद्यवे तद्यवेयवेतत्तद्यवे रमतारमतयवे तत्तद्यवे रमत यवे रमतारमतयवेयवे रमत तत्तदरमतयवेयवे रमत तत् अरमत तत्तदरमतारमतद्यवस्य यवस्य तदरमतारमतद्यवस्य तद्यवस्य यवस्य तत्तद्यवस्य यवत्वम् यवत्वम् यवस्य तत्तद्यवस्य यवत्वम् यवस्य यवत्वम् यवत्वम् यवस्य यवस्य यवत्वम् यद्यद्यवत्वम् यवस्य यवस्य यवत्वम् यद् यवत्वम् यद्यद्यवत्वम् यवत्वम् यद्वैकङ्कतम् वैकङ्कतम् यद्यवत्वम् यवत्वम् यद्वैकङ्कतम् यवत्वमिति यवात्वम् यद्वैकङ्कतम् वैकङ्कतम् यद्यद्वैकङ्कतम् मन्त्रिपात्रम् मन्त्रिपात्रम् वैकङ्कतम् यद्यद्वैकङ्कतम् मन्त्रिपात्रम् वैकङ्कतम् मन्त्रिपात्रम् मन्त्रिपात्रम् वैकङ्कतम् वैकङ्कतम् मन्त्रिपात्रम् भवति भवति मन्त्रिपात्रम् वैकङ्कतम् वैकङ्कतम् मन्त्रिपात्रम् भवति मन्थिपात्रम् भवति भवति मन्थिपात्रम् मन्थिपात्रम् भवति सक्तुभिः सक्तुभिर्भवति मन्थिपात्रम् मन्थिपात्रम् भवति सक्तुभिः मन्थिपात्रमिति मन्थिपात्रम् भवति सक्तुभिः सक्तुभिर्भवति भवति सक्तुभिः श्रेणाति श्रेणाति सक्तुभिर्भवति भवति सक्तुभिः श्रेणाति सक्तभिः श्रेणाति श्रेणाति सक्तभिः सक्तभिः श्रेणाति प्रजापतेः प्रजापतेः श्रेणाति सक्तभिः सक्तभिः श्रेणाति प्रजापतेः सक्तुभिरिति सक्तोभिः श्रेणाति प्रजापतेः प्रजापतेः श्रेणाति श्रेणाति प्रजापतेरेवैव प्रजापतेः श्रेणाति श्रेणाति प्रजापतेरेव प्रजापतेरेवैव प्रजापतेः प्रजापतेरेव तत्तदेव प्रजापतेः प्रजापतेरेव तत् प्रजापतेरिति प्रजापतेः एव तत्तदेवैव तच्चक्षुश्चक्षुस्तदेवैव तच्चक्षुः तच्चक्षुश्चक्षुस्तत्तच्चक्षुस्सगुंसञ्चक्षुस्तत्तच्चक्षुस्सं चक्षुस्सगुंसञ्चक्षुश्चक्षुस्सम्भरति भरति सञ्चक्षश्चक्षुस्सम्भरति सम्भरति भरति सगुंसम्भरति ब्रह्मवादिनो ब्रह्मवादिनो भरति सगुंसम्भरति ब्रह्मवादिनः भरति ब्रह्मवादिनो ब्रह्मवादिनो भरति भरति ब्रह्मवादिनो वदन्ति ब्रह्मवादिनो भरति भरति ब्रह्मवादिनो वदन्ति ब्रह्मवादिनो वदन्ति वदन्ति ब्रह्मवादिनो ब्रह्मवादिनो वदन्ति कस्मात् कस्मात् वदन्ति ब्रह्मवादिनो ब्रह्मवादिनो वदन्ति कस्मात् ब्रह्मवादिन इति ब्रह्मवादिनः वदन्ति कस्मात् कस्मात् वदन्ति वदन्ति कस्मात् सत्यात् सत्यात् कस्मात् वदन्ति वदन्ति कस्मात् सत्यात् कस्मात् सत्यात् सत्यात् कस्मात् कस्मात् सत्यान् मञ्जपात्रम् मञ्जपात्रकम् सत्यात् कस्मात् कस्मात् सत्यान् मञ्जपात्रम् सत्यान् मञ्जपात्रम् मञ्जपात्रकम् सत्यात् सत्यान् मञ्जपात्रकम् सदस्सदो मञ्जपात्रकम् सत्यात् सत्यान् मञ्जपात्रकम् सदः मञ्जपात्रकम् सदस्सदो मञ्जपात्रम् मञ्जपात्रकम् सदो ननसदो मञ्जपात्रम् मञ्जपात्रकम् सदो न मञ्जपात्रमिति मञ्जीपात्रम् सदो नन सदस्सदो नाष्टुदेष्टुदेन सदस्सदो नाष्टुदे नाष्टुदेष्टुदेन नाष्टुत इतीत्यष्टुदेन नाष्टुत इति अष्टुत इतीत्यष्टुदेष्टुत इत्यार्तपात्रमार्तपात्रमित्यष्टुदेष्टुत इत्यार्तपात्रम् इत्यार्तपात्रमार्तपात्रमिदीत्या आर्तपात्रगोहिह्या आर्तपात्रमिदीत्या आर्तपात्रगोहि आर्तपात्रगोहि ह्या आर्तपात्रमा आर्तपात्रगोहीति ह्या आर्तपात्रमा आर्तपात्रगोहीति आर्तपात्रमित्या आर्तापात्रम् हीति ब्रूयात् ब्रूयादितिः हीति ब्रूयात् विदिब्रूयात् ब्रूयादिति ब्रूयाद्यद्यब्रूयादिति ब्रूयाद्यत् ब्रूयाद्यद्यब्रूयात् ब्रूयाद्यदष्टवेताष्टवेतरि ब्रूयात् ब्रूयाद्यदष्टवेता यदष्टवेताष्टवेतयद्यदष्टवेतान्धोऽष्टवेतयद्यदष्टवेतान्धोऽष्टवेतान्धोऽष्टवेतास्टवेतान्धोऽध्वर्युरध्वर्युरन्धोऽष्टवेतास्टवेतान्धोऽध्वर्युः अन्धोऽध्वर्युरध्वर्युरन्धोऽध्वर्युस्याद्स्यादध्वर्युरन्धोऽध्वर्युस्याद् धर्युस्यादर्युरध्वर्युस्यादात्तिमात्तिग्स्यादर्युरध्वर्युस्यादात्तिम् स्यादात्यमात्तिग्स्यात्स्यादात्तिमात्तिग्स्यात्स्यादात्तिमा आत्तिमात्तिमात्तिमार्च्छेदुच्छेदात्तिमात्तिमार्च्छेद् तस्मान्नलदस्मात्तस्मान्नाष्टुदेष्टुदेन तस्मात्तस्मान्नाष्टुदे नाष्टुदेष्टुदेन नाष्टुदे अश्नुदैत्यष्टुदे देवा वै वै देवा देवा वै यज्ञत्वै देवा देवा वै यद् वै यज्ञत्वै वै यज्ञे यज्ञे यद्वै वै यज्ञे यद्यज्ञे यज्ञे यज्ञे यज्ञे यज्ञे कुर्वता कुर्वत यज्ञे यद्यज्ञे कुर्वत यज्ञे कुर्वता कुर्वत यज्ञे यज्ञे कुर्वत तत्तत कुर्वत यज्ञे यज्ञे कुर्वत तदत् अकुर्वत तत्तत कुर्वता कुर्वत तदसुरा असुरास्तत कुर्वता कुर्वत तदसुराः असुरास्तत असुरास्तत्तदसुरा अकुर्वत कुर्वता असुरास्तत तदसुरा अकुर्वत असुरा अकुर्वत ते कुर्वता असुरा अकुर्वत ते देवा देवास्ते कुर्वता कुर्वत ते देवाः ते देवा देवास्ते ते देवा आ आग्रयणाग्रहणाग्रयणाग्रान् देवास्ते ते देवा आ आग्रयणाग्रान् देवा आ आग्रयणाग्रहणाग्रयणाग्रहान् देवा देवा आ आग्रयणाग्रान् ग्रहान् ग्रहान् आग्रयणाग्रान् ग्रहान् ग्रहान् आग्रयणाग्रान् ग्रहान् ग्रहान् देवा देवा आ आग्रयणाग्रान् ग्रहान् ग्रहान आक्रयणाग्रान्ग्रहान्ग्रहानाक्रयणाग्रहानाक्रयणाग्रहानाक्रयणाग्रहानवश्यन् आक्रयणाग्रहानित्याक्रयणानग्रहानवश्यन्नवश्यन्ग्रहान्ग्रहानवश्यन्तागुस्तानवश्यन्ग्रहान्ग्रहानवश्यन्तान् अवश्यन्तागस्तानपश्यन्नपश्यन्तानगृह्णतागृह्णतानपश्यन्नपश्यन्ग्रहान्ग्रहानपश्यन्तान् एवैनमेनमेवैवैनकोसर्वाभ्यः सर्वाभ्य एनमेवैवैनकोसर्वाभ्यः एनको सर्वाभ्यः सर्वाभ्य एनमेनको सर्वाभ्यो गृह्णाति गृह्णाति सर्वाभ्य एनमेनको सर्वाभ्यो गृह्णाति सर्वाभ्यो गृह्णाति गृह्णाति सर्वाभ्यः सर्वाभ्यो गृह्णात्येष एष गृह्णाति सर्वाभ्यः सर्वाभ्यो गृह्णात्येषः गृह्णात्येष एष गृह्णाति गृह्णात्येष तेत एष गृह्णाति गृह्णात्येष ते एष तेत एष तेजो निर्योनिस्त एष तेजोनिः तेजो निर्योनिस्ते तेजो निर्विश्वेभ्यो विश्वेभ्यो योनिस्ते तेजो निर्विश्वेभ्यः यो निर्विश्वेभ्यो विश्वेभ्यो यो निर्यो निर्विश्वेभ्यस्त्वा त्वा विश्वेभ्यो यो निर्यो निर्विश्वेभ्यस्त्वा विश्वेभ्यस्त्वा त्वा विश्वेभ्यो विश्वेभ्यस्त्वा देवेभ्यो देवेभ्यस्त्वा विश्वेभ्यो विश्वेभ्यस्त्वा देवेभ्यः त्वा देवेभ्यो देवेभ्यस्त्वा त्वा देवेभ्य इति देवेभ्यस्त्वा त्वा देवेभ्य इति देवेभ्य इति देवेभ्यो देवेभ्य इत्याह हेति देवेभ्यो देवेभ्य इत्याह इत्याह हेति इत्याह वैश्वदेवो वै ईश्वदेव आहेति इत्याह वैश्वदेवः आह वैश्वदेवो वै ईश्वदेव आहाह वैश्वदेवो हि वै ईश्वदेव आहाह वैश्वदेवो हि वैश्वदेवो हि वै ईश्वदेवो वै ईश्वदेवोऽस्त्येष एष वै ईश्वदेवो वै ईश्वदेवोऽस्त्येष वैश्वदेव इति वैश्वदेवः ह्येष एष हि ह्येष देवतया देवतयैष हि ह्येष देवतया एष देवतया देवतयैष एष देवतया वाक् वाग्देवतयैष एष देवतया वाक् देवतया वाग्वाग्देवतया देवतया वाग्मै वै वाग्देवतया देवतया वाग्मै वाग्मै वै वाग्वाग्मै देवेभ्यो देवेभ्यो वै वाग्वाग्मै देवेभ्यः वै देवेभ्यो देवेभ्यो वै वै देवेभ्यो पापदेवेभ्यो वै वै देवेभ्यो देवेभ्यो पापदेवेभ्यो देवेभ्यो आक्रामदक्रामदपदेवेभ्यो देवेभ्यो आक्रामद अपा आक्रामदक्रामदपापा आक्रामद्यज्ञाय यज्ञाय आक्रामदपापा आक्रामद्यज्ञाय अपरामद्यज्ञाय यज्ञाय आक्रामदक्रामद्यज्ञायातिष्ठमानातिष्ठमाना यज्ञाय आक्रामदक्रामद्यज्ञायातिष्ठमाना यज्ञायातिष्ठमानातिष्ठमाना यज्ञाय यज्ञायातिष्ठमाना ते ते तिष्ठमाना यज्ञाय यज्ञायातिष्ठमाना ते अतिष्ठमानाते ते तिष्ठमानातिष्ठमानाते देवा देवास्ते तिष्ठमानातिष्ठमानाते देवाः ते देवा देवास्ते ते देवा वाचि वाचि देवास्ते ते देवा वाचि देवा वाचि वाचि देवा देवा वाच्यपक्रान्तायामुपक्रान्तायाम् वाचि देवा देवा वाच्यपक्रान्तायाम् वाच्यपक्रान्तायामुपक्रान्तायाम् वाचि वाच्यपक्रान्तायाम् तूष्णीम् तूष्णीमपक्रान्तायाम् वाचि वाच्यपक्रान्तायाम् तूष्णीम् अपक्रान्तायाम् तूष्णीम् तूष्णीमपक्रान्तायामपक्रान्तायाम् तूष्णीम् ग्रहान् ग्रहान् तूष्णीमपक्रान्तायामपक्रान्तायाम् तूष्णीम् ग्रहान् अपक्रान्तायामित्यपक्रान्तायाम् तूष्णीम् ग्रहान् ग्रहान् तूष्णीम् तूष्णीम् ग्रहान् गृह्णता गृह्णत ग्रहान् तूष्णीम् तूष्णीम् ग्रहान् गृह्णत ग्रहान् गृह्णता गृह्णत ग्रहान् ग्रहान् गृह्णत सा गृह्णत ग्रहान् ग्रहान् गृह्णत सा अगृह्णत सा गृह्णता गृह्णत सामन्यता मन्यत सा गृह्णता गृह्णत सामन्यत सामन्यता मन्यत सा सामन्यत वाग्वागमन्यत सा सामन्यत वाक् अमन्यत वाग्वागमन्यता मन्यत वागन्तरन्तर्वागमन्यता मन्यत वागन्तः वागन्तरन्तर्वाग्वागन्तर्यन्ति यन्त्यन्तर्वाग्वागन्तर्यन्ति अन्तर्यन्ति यन्त्यन्तरन्तर्यन्ति वै वैयन्त्यन्तरन्तर्यन्ति वै यन्ति वै वैयन्ति यन्ति वै मा वैयन्ति यन्ति वै मा वै मा मा वै वै मेतीति मा वै वै मेति मेतीति मा मेति सा सेति मा मेति सा इति सा सेतीति साग्रयणमा आग्रयणपुंसेतीति साग्रयणम् साग्रयणमा आग्रयणपुंसा साग्रयणम् प्रतिप्रत्या आग्रयणपुंसा साग्रयणम् प्रति आग्रयणम् प्रतिप्रत्या आग्रयणमा आग्रयणम् प्रत्या प्रत्या आग्रयणमा आग्रयणम् प्रत्या प्रत्या प्रतिप्रत्यागच्छत गच्छत प्रतिप्रत्यागच्छत आगच्छत गच्छदागच्छत्तदगच्छदागच्छत्तदगच्छत्तदगच्छत्तदगच्छदगच्छत्तदा आग्रयणस्य आग्रयणस्य तदगच्छदगच्छत्तदा आग्रयणस्य तदा आग्रयणस्य आग्रयणस्य तत्तदा आग्रयणस्य आग्रयणत्वमा आग्रयणत्वमा आग्रयणस्य तत्तदा आग्रयणस्य आग्रयणत्वम् आग्रयणस्य आग्रयणत्वमा आग्रयणत्वमा आग्रयणस्य आग्रयणस्य आग्रयणत्वम् तस्मात् तस्मादाग्रयणत्वमा आग्रयणस्य आग्रयणस्य आग्रयणत्वम् तस्मात् आग्रेणत्वम् तस्मात् तस्मादाग्रेणत्वमा आग्रेणत्वम् तस्मादाग्रेण आग्रेणे तस्मादाग्रेणत्वमा आग्रेणत्वम् तस्मादाग्रेणे आग्रेणत्वमित्याग्रेणात्वम् तस्मादाग्रेण आग्रेणे तस्मात् तस्मादाग्रेणे वाग्वागा आग्रेणे तस्मात् तस्मादाग्रेणे वाग् आग्रेणे वाग्वागा आग्रेण आग्रेणे वाग्विविवागा आग्रेण आग्रेणे वाग्वि वाग्विविवाग्वाग्विसृज्यते सृज्यते विवाग्वाग्विसृज्यते विसृज्यते सृज्यते विविसृज्यते यद्यत्सृज्यते विविसृज्यते यत् सृज्यते यद्यत्सृज्यते सृज्यते यत्तोष्टीम् तोष्टीम् यत्सृज्यते सृज्यते यत्तोष्टीम् यत्तोष्टीम् तोष्टीम् यद्यत्तोष्टीम् पूर्वे पूर्वे तोष्टीम् यद्यत्तोष्टीम् पूर्वे तोष्टीम् पूर्वे पूर्वे तोष्टीम् तोष्टीम् पूर्वे ग्रहाः ग्रहाः पूर्वे तोष्टीम् तोष्टीम् पूर्वे ग्रहाः पूर्वे ग्रहाः ग्रहाः पूर्वे पूर्वे ग्रहा गृह्यन्ते गृह्यन्ते ग्रहाः पूर्वे पूर्वे ग्रहा गृह्यन्ते ग्रहा गृह्यन्ते गृह्यन्ते ग्रहा ग्रहा गृह्यन्ते यथा यथा गृह्यन्ते ग्रहा ग्रहा गृह्यन्ते यथा गृह्यन्ते यथा यथा गृह्यन्ते गृह्यन्ते यथा सारी सारी यथा गृह्यन्ते गृह्यन्ते यथा सारी यथा आत्सारी सारी यथा यथा आत्सारी यदि यदित्सारी यथा यथा आत्सारी यदि सारी यदि यदित्सारी सारी यदि मे मह्यदित्सारी सारी यदि मे इयति मे महीयति यति महाख आको महीयति यति महाख महाख आको मे महाख इयति यत्याको मे महाख इयति आख इयति यत्याख आख इयति नने यत्याख आख इयति न इयति नने यति यति नापापने यति यति नाप नापापननापदास्यामि दास्याम्यपननापदास्यामि अपदास्यामि दास्याम्यपापदास्यामीति दास्याम्यपापदास्यामीति रात्स्यामीति रात्स्यामि रात्स्यामीत्युपावसृजत्युपावसृजतीति रात्स्यामि रात्स्यामीत्युपावसृजति इत्युपावसृजत्युपावसृजतीतीत्युपावसृजत्येवमेवमुपावसृजतीतीत्युपावसृजत्येवम् उपावसृजत्येवमेवमुपावसृजत्युपावसृजत्येवमेवैवैवमुपावसृजत्युपावसृजत्येवमेव उपावसृजतीत्युपावसृजति एवमेवैवैवमेवमेव तत्तदेवैवमेवमेव तत् एव तत्तदेवैव तदद्धर्युरद्धर्युस्तदेवैव तदद्धर्युः तदद्धर्युरद्धर्युस्तत्तदद्धर्युरा आग्रेणमा आग्रेणमद्धर्युस्तत्तदद्धर्युरा आग्रेणम् अद्धर्युरा आग्रेणमा आग्रेणमद्धर्युरद्धर्युरा आग्रेणम् गृहीत्वा गृहीत्वाग्रेणमद्धर्युरद्धर्युरा आग्रेणम् गृहीत्वा आग्रेणम् गृहीत्वा गृहीत्वाग्रेणमा आग्रेणम् गृहीत्वा यज्ञम् यज्ञम् गृहीत्वाग्रेणमा आग्रेणम् गृहीत्वा यज्ञम् गृहीत्वा यज्ञम् यज्ञम् गृहीत्वा गृहीत्वा यज्ञमारभ्यारभ्य यज्ञम् गृहीत्वा गृहीत्वा यज्ञमारभ्य यज्ञमारभ्यारभ्य यज्ञम् यज्ञमारभ्य वाचम् वाचमारभ्य यज्ञम् यज्ञमारभ्य वाचम् आरभ्य वाचम् वाचमारभ्यारभ्य वाचम् विवाचमारभ्यारभ्य वाचम् वि आरभ्येत्यारभ्य वाचम् विवाचम् वाचम् विसृजते सृजते विवाचम् वाचम् विसृजते विसृजते सृजते विविसृजते त्रिस्त्रिसृजते विविसृजते त्रिः सृजते त्रिस्त्रिसृजते सृजते त्रिरुहि मुहिन्द्रिसृजते सृजते त्रिरुहिम् त्रिरुहि मुहिन्द्रिस्त्रिरुहिम् करोति करोति हिन्द्रिस्त्रिरुहिम् करोति हिम् करोति करोति हिमुहिम् करोत्युद्गात्रोरुद्गात्रून् करोति हिमुहिम् करोत्युद्गात्रून् करोत्युद्गात्रोरुद्गात्रून् करोति करोत्युद्गात्रोनेवैवोद्गात्रून् करोति करोत्युद्गात्रोनेव उद्गात्रोनेवैवोद्गात्रोनुद्गात्रोनेव तत्तदेवोद्गात्रोनुद्गात्रोनेव तत् उद्गात्रोनित्यगात्रोरेव तत्तदेवैव तद्वृणीते वृणीते तदेवैव तद्वृणीते तद्वृणीते वृणीते तत्तद्वृणीते प्रजापतिः प्रजापतिर्वृणीते तत्तद्वृणीते प्रजापतिः वृणीते प्रजापतिः प्रजापतिर्वृणीते वृणीते प्रजापतिर्वै वै प्रजापतिर्वृणीते वृणीते प्रजापतिर्वै प्रजापतिर्वै वै प्रजापतिः प्रजापतिर्वा एष एष वै प्रजापतिः प्रजापतिर्वा एषः प्रजापतिरिति प्रजापतिः वा एष एष वै वा एष यद्यदेश वै वा एष यत् एष यद्यदेश एष यदा आग्रेण आग्रेणो यदेश एष यदा आग्रेणः यदा आग्रेण आग्रेणो यद्यदा आग्रेणो यद्यदा आग्रेणो यद्यदा आग्रेणो यत् आग्रेणो यद्यदा आग्रेण आग्रेणो यदा आग्रेणम् आग्रेणम् यदा आग्रेण आग्रेणो यदा आग्रेणम् यदा आग्रेणमा आग्रेणम् यद्यदा आग्रेणम् गृहीत्वा गृहीत्वाग्रेणम् यद्यदा आग्रेणम् गृहीत्वा आग्रेणम् गृहीत्वा गृहीत्वा ग्रहणमाग्रेणम् गृहीत्वा हिङ्करोति हिङ्करोति गृहीत्वा ग्रहणमाग्रेणम् गृहीत्वा हिङ्करोति गृहीत्वा हिङ्करोति हिङ्करोति गृहीत्वा गृहीत्वा हिङ्करोति प्रजापतिः प्रजापतिर्हिङ्करोति गृहीत्वा गृहीत्वा हिङ्करोति प्रजापतिः हिङ्करोति प्रजापतिः प्रजापतिर्हिङ्करोति हिङ्करोति प्रजापतिरेवैव प्रजापतिर्हिङ्करोति हिङ्करोति प्रजापतिरेव हिङ्करोतीति हिङ्करोति प्रजापतिरेवैव प्रजापतिः प्रजापतिरेव तत्तरेव प्रजापतिः प्रजापतिरेव तत् प्रजापतिरिति प्रजापतिः एव तत्तदेवैव तत्प्रजाः प्रजास्तदेवैव तत्प्रजाः तत्प्रजाः प्रजास्तत्तत्प्रजा अभ्यभिप्रजास्तत्तत्प्रजा अभि प्रजा अभ्यभिप्रजाः प्रजा अभिजिघ्रति जिघ्रत्यभिप्रजाः प्रजा अभिजिघ्रति प्रजाः अभिजिघ्रति जिघ्रत्यभ्यभिजिघ्रति तस्माज्जिघ्रत्यभ्यभिजिघ्रति तस्मात् जिघ्रति तस्मात्तस्माज्जिघ्रति जिघ्रति तस्मात्त्वत्सं वत्सं तस्माज्जिघ्रति जिघ्रति तस्मात्त्वत्सं तस्मात्त्वत्सं वत्सं तस्मात्तस्मात्त्वत्सं जातं जातं वत्सं तस्मात्तस्मात्त्वत्सं जातम् वत्सं जातं जातं वत्सं वत्सं जातं गौर्गौर्जातं वत्सं वत्सं जातं गौः जातं गौर्गौर्जातं जातं गौरभ्यभिगौर्जातं जातं गौरभि गौरभ्यभिगौर्गौरभिजिघ्रति जिघ्रत्यभिगौर्गौरभिजिघ्रति अभिजिघ्रति जिघ्रत्यभ्यभिजिघ्रत्यात्मात्मा जिघ्रत्यभ्यभिजिघ्रत्यात्मा जिघ्रत्यात्मात्मा जिघ्रति जिघ्रत्यात्मा वै वा आत्मा जिघ्रति जिघ्रत्यात्मा वै आत्मा वै वा आत्मात्मा वा एष वा आत्मात्मा वा एषः वा एष वै वा एष यज्ञस्य यज्ञस्यैष वै वा एष यज्ञस्य एष यज्ञस्य यज्ञस्यैष एष यज्ञस्य यद्यज्ञस्यैष एष यज्ञस्य यद् यज्ञस्य यद्यज्ञस्य यज्ञस्य यदा आग्रेण आग्रेणो यद्यज्ञस्य यज्ञस्य यदा आग्रेण यदाग्रेण आग्रेणो यद्यदा आग्रेणः सवने सवने सवने सवन आग्रेणो यद्यदा आग्रेणः सवने सवने आग्रेणः सवने सवने सवने सवन आग्रेण आग्रेणः सवने सवनेभ्यभि सवने सवन आग्रेण आग्रेणः सवने सवनेभि सवने सवनेभ्यभि सवने सवने सवने सवनेभि गृह्णाति गृह्णात्यभि सवने सवने सवने सवनेभि गृह्णाति सवने सवन इति सवने सवने अभिगृह्णाति गृह्णात्यभ्यभिगृह्णात्यात्मन्नात्मन् गृह्णात्यभ्यभिगृह्णात्यात्मन् गृह्णात्यात्मन्नात्मन् गृह्णाति गृह्णात्यात्मन्नेवैवात्मन् गृह्णाति गृह्णात्यात्मन्नेव आत्मन्नेवैवात्मन्नात्मन्नेव यज्ञम् यज्ञमेवात्मन्नात्मन्नेव यज्ञम् एव यज्ञम् यज्ञमेवैव यज्ञकोशकोशम् यज्ञमेवैव यज्ञकोशम् यज्ञकोशकोशम् यज्ञम् यज्ञकोशम् तनोति तनोति संयज्ञम् यज्ञकोशम् तनोति सन्तनोति तनोति सकं सन्तनोच्च परिष्टात् परिष्टात्तनोति सकं सन्तनोच्च परिष्टात् तनोच्च परिष्टात् परिष्टात्तनोति तनोच्च परिष्टादोपरिष्टात्तनोति तनोच्च परिष्टादा उपरिष्टादोपरिष्टादपरिष्टादानयतिरयत्योपरिष्टादपरिष्टादानयति आनयतिरयत्यानयतिरेतो रेतो नयत्यानयितरेतः नयतिरेतो रेतो नयतिनयितरेत एवैव रेतो नयतिनयितरेत एव रेत एवैव रेतो रेत एव तत्तदेव रेतो रेत एव तत् एव तत्तदेवैव तद्दधाति दधाति तदेवैव तद्दधाति तद्दधाति दधाति तत्तद्दधात्यधस्तादधस्ताद्दधात्यतत्तद्दधात्यधस्ताद्दधात्यधस्तादधस्ताद्दधात्यधस्तादुपोपाधस्ताद्दधात्यधस्ताद्प अधस्तादुपोपाधस्तादधस्तादुपगृह्णादिगृह्णात्युपाधस्तादधस्तादुपगृह्णाति उपगृह्णादिगृह्णात्युपोपगृह्णादि प्रगृह्णात्युपोपगृह्णादिप्र गृह्णाति प्रगृह्णाति गृह्णाति प्रजनयति जनयति प्रगृह्णाति गृह्णाति प्रजनयति प्रजनयति जनयति प्रजनयत्येवैव जनयति प्रजनयत्येव जनयत्येवैव जनयति जनयत्येव तत्तदेव जनयति जनयत्येव तत् एव तत्तदेवैव तद्ब्रह्मवादिनो ब्रह्मवादिनस्तदेवैव तद्ब्रह्मवादिनः तद्ब्रह्मवादिनो ब्रह्मवादिनस्तत्तद्ब्रह्मवादिनो वदन्ति वदन्ति ब्रह्मवादिनस्तत्तद्ब्रह्मवादिनो वदन्ति ब्रह्मवादिनो वदन्ति वदन्ति ब्रह्मवादिनो ब्रह्मवादिनो वदन्ति कस्मात् कस्माद्वदन्ति ब्रह्मवादिनो ब्रह्मवादिनो वदन्ति कस्मात् ब्रह्मवादिन इति ब्रह्मवादिनः वदन्ति कस्मात् कस्माद्वदन्ति वदन्ति कस्मात् सत्यात् सत्यात् कस्माद्वदन्ति वदन्ति कस्मात् सत्यात् कस्मात् सत्यात् सत्यात् कस्मात् कस्मात् सत्यात् गायत्री गायत्री सत्यात् कस्मात् कस्मात् सत्यात् गायत्री सत्यात् गायत्री गायत्री सत्यात् सत्यात् गायत्री कनिष्ठा कनिष्ठा गायत्री सत्यात् सत्यात् गायत्री कनिष्ठा गायत्री कनिष्ठा कनिष्ठा गायत्री गायत्री कनिष्ठा छन्दसाम् छन्दसाम् कनिष्ठा गायत्री गायत्री कनिष्ठा छन्दसाम् कनिष्ठा छन्दसाम् छन्दसाम् कनिष्ठा कनिष्ठा छन्दसा कोसती सती छन्दसाम् कनिष्ठा कनिष्ठा छन्दसा कोसती छन्दसा कोसती सती छन्दसाम् छन्दसा कोसती सर्वाणि सर्वाणि सती छन्दसाम् छन्दसा कोसती सर्वाणि सती सर्वाणि सर्वाणि सती सती सर्वाणि समनानि समनानि सर्वाणि सती सती सर्वाणि समनानि सर्वाणि समनानि समनानि सर्वाणि सर्वाणि समनानि वहति वहति समनानि सर्वाणि सर्वाणि समनानि वहति समनानि वहति वहति समनानि समनानि वहतीति वहति समनानि समनानि वहतीति वहतीति वहति वहतीत्येष एष इति वहति वहतीत्येषः इत्येष एष इतीत्येष वै वा एष इतीत्येष वै एष वै वा एष वै गायत्र्यै गायत्र्यै वा एष वै गायत्र्यै वै गायत्र्यै गायत्र्यै वै वै गायत्र्यै वत्सो वत्सो गायत्र्यै वै वै गायत्र्यै वत्सः गायत्र्यै वत्सो वत्सो गायत्र्यै गायत्र्यै वत्सो यद्यद्वत्सो गायत्र्यै गायत्र्यै वत्सो यद् वत्सो यद्यद्वत्सो वत्सो यदा आग्रेण आग्रेणो यद्वत्सो वत्सो यदा आग्रेणः ग्रेण आग्रेणो यद्यदा आग्रेणस्तन्तमा आग्रेणो यद्यदा आग्रेणस्तम् आग्रेणस्तन्तमा आग्रेण आग्रेणस्तमेवैव तमा आग्रेण आग्रेणस्तमेव तमेवैव तन्तमेव तत्तदेव तन्तमेव तत् एव तत्तदेवैव तदभिनिवर्तमभिनिवर्तम् तदेवैव तदभिनिवर्तम् तदभिनिवर्तमभिनिवर्तम् तत्तदभिनिवर्तको सर्वाणि सर्वाण्यभिनिवर्तम् तत्तदभिनिवर्तको सर्वाणि अभिनिवर्तको सर्वाणि सर्वाण्यभिनिवर्तमभिनिवर्तको सर्वाणि समनानि समनानि सर्वाण्यभिनिवर्तमभिनिवर्तको सर्वाणि समनानि अभिनिवर्तमित्यभिनिवर्तम् सर्वाणि समनानि समनानि सर्वाणि सर्वाणि समनानि वहति वहति समनानि सर्वाणि सर्वाणि समनानि वहति समनानि वहति वहति समनानि समनानि वहति तस्मात् तस्मात् वहति समनानि समनानि वहति तस्मात् वहति तस्मात् तस्मात् वहति वहति तस्मात् वत्सं वत्सं तस्मात् वहति वहति तस्मात् वत्सं तस्मात् वत्सं वत्सं तस्मात् तस्मात् वत्समपाकृतमपाकृतं वत्सं तस्मात् तस्मात् वत्समपाकृतम् वत्समपाकृतमपाकृतं वत्सं वत्समपाकृतं गौर्गौरपाकृतं वत्सं वत्समपाकृतं गौः अपाकृतं गौर्गौरपाकृतमपाकृतं गौरभ्यभि गौरपाकृतमपाकृतं गौरभि अपाकृतमित्यपाकृतं गौरभ्यभि गौर्गौरभिनिन्यभि गौर्गौरभिनि अभिनिन्याभ्यभिनिवर्तते वर्तते न्याभ्यभिनिवर्तते निवर्तते वर्तते निवर्तते वर्तत इति वर्तते इति षष्ठकाण्डे चतुर्थप्रश्नस्य गणपाठः समाप्तः